सर्वेषां गीतासोपानवर्गं प्रति हार्दं स्वागतम्। आदौ सुभाषितं श्रूयतां। महोदय, कृपया सुभाषितं स्मारयतु। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्यावोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ॐ गुरुभ्यो नमः। धन्यवादः महोदय, साधु। मम पार्श्वे एका सूचना अस्ति, एका मुख्यसूचना वक्तव्या मया। आगामिसप्ताहात् आरभ्य, इत्युक्ते मार्च् मासस्य चतुर्दश दिनाङ्कतः आरभ्य, अमेरिकादेशे समयस्य परिवर्तनं भविष्यति। तदनुसृत्य अथवा तदर्थं तेन कारणेन तस्मात् कारणात् अस्माकं वर्गस्य समयः अपि परिवर्त्यते, अस्माकं वर्गस्य समयपरिवर्तनम् अपि भविष्यति। अस्माकं गीतासोपानवर्गः अमेरिकादेशस्य कालानुसारेण प्रातः दशवादनात् आरभ्य सार्धैकादशवादनपर्यन्तं, सन्धिं कृत्वा वदामश्चेत् सार्धैकादशवादनपर्यन्तं प्रचलति। अमेरिकादेशस्य कालानुसारेण तादृशसमयः अस्ति, किन्तु भारतदेशे ये ये छात्राः सन्ति तेषां कृते किञ्चित् समयपरिवर्तनं भविष्यति एव। इत्युक्ते आगामिसप्ताहात् आरभ्य अस्माकं वर्गस्य समयः तु सायङ्काले सार्धसप्तवादनात् आरभ्य नववादनपर्यन्तं भविष्यति। इत्युक्ते ये भारतदेशे वसन्ति तेषां कृते वर्गस्य समयः तु परिवर्त्यते एव। सः एकः विषयः स्मर्तव्यः, इत्युक्ते ये भारते वसन्ति तेषां कृते एव समयपरिवर्तनं। तेन भवतां कृते किञ्चित् असौकर्यं भवति चेत् कृपया सूचयन्तु। सः एकः विषयः। अस्माकं पाठः अस्ति क्तवत्वन्तरूपाणि, प्रवर्तमानः विषयः क्तवत्वन्तरूपाणि। क्तवत्वन्तरूपाणां रूपसिद्धिः कथं भवति इति वयं गभीररूपेण गते वर्गे चर्चितवन्तः। ग्रन्थकारैः कानिचन क्तवत्वन्तरूपाणि दत्तानि, आदौ पुंलिङ्गरूपाणि दत्तानि, पश्चात् स्त्रीलिङ्गे क्तवत्वन्तरूपाणि दत्तवन्तः ग्रन्थकाराः। तेषां रूपसिद्धिः कथं भवति इति वयं चर्चितवन्तः, अथवा अस्माभिः चर्चितम् आसीत् गते वर्गे एव। तादृशं गभीरचिन्तनम् आवश्यकं वा? न, तादृशं गभीरचिन्तनं प्रारम्भिकस्तरीयाणां कृते अनावश्यकम् एव। तं विषयम् अहं जानामि, किन्तु अस्मासु केचन जिज्ञासवः सन्ति, केचन एवं रीत्या ज्ञातुमिच्छन्ति, तदर्थं चर्चा कृता तादृशी। अस्मिन् वर्गे ये ये छात्राः भागम् ऊढवन्तः सन्ति तेषु केचन ज्ञातुकामाः सन्ति, इत्युक्ते ज्ञातुकामः अथवा जिज्ञासुः। द्वयोः अर्थः तु समानः। अस्माकं वर्गे केचन छात्राः ज्ञातुकामाः अथवा जिज्ञासवः, तदर्थं तेषां कृते एव एतादृशं गभीरचिन्तनं। तेषां कृते एतादृशं चिन्तनं लाभदायकं, किन्तु अन्येषां कृते अपि प्रयोजनकरम् एव। किमर्थं चेत्, प्रत्येकं पदस्य पृष्ठतः कीदृशं विज्ञानम् अस्ति इति ते अपि अवगन्तुं शक्नुवन्ति। इत्युक्ते प्रत्येकं पदं निर्मातुं बहूनि सूत्राणि अपेक्षितानि, प्रत्येकं पदस्य पृष्ठतः बहवः नियमाः सन्ति अथवा बहूनि सूत्राणि सन्ति, बहु किमपि विज्ञानमस्ति इति अन्ये अपि ज्ञातुं शक्नुवन्ति इति मम आशयः. भक्तः इति पदं स्वीकुर्मः चेत् वयं सर्वे जानीमः भक्तः, तत्र भज् इति धातुः अस्ति, कथा इति प्रत्ययः अस्ति, अपि च जकारस्य स्थाने गकारः चोहकुः इति सूत्रेण आयाति, पश्चात् गकारस्य स्थाने ककारः खरि च इति सूत्रेण आयाति, तेन भक्तः इति पदं सिद्ध्यति पुंलिङ्गे. अपि च अद्य शिवरात्रिमहोत्सवः, तदर्थं वदामि शिवरात्रिः इति समस्तपदं. तत्र विग्रहवाक्यं वक्तव्यं चेत् शिवा रात्रिः, रात्रिः इति स्त्रीलिङ्गशब्दः, तदर्थं विग्रहवाक्यं शिवा रात्रिः इति वक्तव्यं भवति. तस्मिन् पदे विशेषणपूर्वपदकर्मधारे समासः अस्ति. रात्रिः कीदृशी? शिवा, शिवा रात्रिः. पश्चात् शिवरात्रिप्रसङ्गे वयं कानिचन पदानि शृणुमः. जागरणं, जागरणम् इति पदं बहु परिचितं पदमेव. जागृधातुः अस्ति, जागृधातुतः ल्युट् प्रत्ययस्य योजनेन जागरणं, यथा गम् धातुतः गमनं तथा एव जागृधातुतः ल्युट् प्रत्ययस्य योजनेन जागरणं, तथा एव उपवासः. जागरणम् इत्युक्ते निद्राभावः, निद्रायाः अभावः इति जागरणं. पश्चात् उपवासः इत्युक्ते उप उपसर्गपूर्वकः वस् धातुतः घञ् प्रत्ययस्य योजनेन उपवासः इति पदं सिद्ध्यति. उपवासः इत्युक्ते अहोरात्र भोजनाभावः. अन्यार्थाः अपि सन्ति, भवन्तः श्रुतवन्तः एव उपवासस्य प्रसङ्गे. उपवासः इति पुंलिङ्गशब्दः, उपवासी इति अपि पुंलिङ्गशब्दः एव, किन्तु उपवासी इति कथनेन यस्य उपवासः अस्ति सः उपवासी. उपवासी इति नकारान्तशब्दः, प्रातिपदिकम् उपवासिन् इति भवति. इमानि पदानि अस्माकं कृते सुपरिचितानि. इदानीं वयं पाठं प्रति गच्छेम. क्तवद्वन्तरूपाणां चिन्तनं कुर्मः. अद्यापि किञ्चित् सूत्राणां साहाय्येन पदानि कथं निष्पन्नानि इति अवगन्तुं प्रयत्नं कुर्मः. सर्वे अशीतितमं पुटं पश्यन्तु. प्रथमं पदमस्ति पिबति, पीतवती इति पदद्वयं दत्तमस्ति तत्र. गीताञ्जलि भगिनी भवती पठतु. अशीतितमं पुटं पश्यतु, तस्मिन् पुटे तृतीयः अभ्यासः अस्ति. यथोदाहरणं रिक्तस्थानानि पूरयत. पूरयत तु लोट् अस्ति, मध्यमपुरुष बहुवचनरूपं. किं पूरयत? रिक्तस्थानानि पूरयत, कर्मपदं. यथोदाहरणम् इत्युक्ते यथा उदाहरणं तथा रिक्तस्थानानि पूरयत. तव तु प्रत्ययान्तं रूपं स्त्रीलिङ्गे. प्रथमस्तम्भ लट् लकाररूपं, द्वितीयस्तम्भ एकवचनं द्विवचनं बहुवचनं. पिबति, पिबति अस्ति चेत् लट् अस्ति. पीतवती, दीर्घ इ, पीतवती स्त्रीलिङ्गरूपम् एकवचन. पीतवत्यौ, पीतवत्यः. अत्र प्रातिपदिकं किम्? हा, अत्र लट् लट् रूपाणि भगिनि. अत्र प्रातिपदिकम् इत्युक्ते सुबन्तपदस्य मूलरूपम्. अत्र सुबन्तपदानि कानि? तिङन्तपदं किम्? हा, धातु इति पा अस्ति. पायोगः तिङन्तरूपं तु ति आयाति, तिप् तिप् आयाति. तदनन्तरं इतु तिङन्तरूपम् अस्ति. पीतवती इति शब्दस्य प्रातिपदिकं रूपम् इति पृष्टवती भगिनी. पीतवत् साधु एव. अत्र किं ज्ञातव्यम् इत्युक्ते पिबति इति तिङन्तपदम् अस्ति, एकमेव तिङन्तपदं, धातुतः तिङ् प्रत्ययस्य योजनेन निर्मितं पदं पिबति इति तिङन्तपदम्. अन्यानि पदानि सुबन्तपदानि इत्युक्ते अन्यानि पदानि त्रीणि पदानि, पीतवती, पीतवत्यौ, पीतवत्यः. इमानि पदानि प्रातिपदिकात् निर्मितानि, किन्तु अत्र स्त्रीलिङ्गे प्रातिपदिकमस्ति पीतवती एव, किन्तु पुंलिङ्गे प्रातिपदिकमस्ति पीतवत्. नपुंसकलिङ्गे अपि प्रातिपदिकं पीतवत् एव भवति, किन्तु स्त्रीलिङ्गे प्रातिपदिकं पीतवती एव भवति. नदीशब्दवत् रूपाणि भवन्ति. यथा भवती, यथा भवती प्रातिपदिके अपि भवती एव अस्ति. उत्तमं. पिबति प्रसङ्गे भवती किञ्चित् वक्तुम् इच्छति चेत् वदतु. पिबति पा धातुतः आयाति, सूत्रं तु विस्मरामि. पा किमर्थं पिब भवति भवती वक्तुमिच्छति चेत् वदतु, नो चेत् अन्ये वक्तुमिच्छन्ति चेत् वदन्तु. सूत्रं वदामि वा भगिनि? वदतु. पा घ्राद् मा स्थां ना दाण् दृशि अर्ति सर्ति शद सद पिबति, क्षमतां, पिबा जिघ्रा धमा तिष्ठ मना यच्छ पश्य ऋच्छ धौ शीय सीद सीद इत्येते आदेशाः भवन्ति. तत्र सूत्र क्षितिपरे क्षीयसीदाः, क्षितिपरे केवलं षित् प्रत्ययः परम् अस्ति चेदेव तादृशः भवन्ति. एतेन सूत्रेण एतेषां धातूनां षित् प्रत्ययः परम् आगच्छति चेत् तादृशः रूपपरिवर्तनं भवति. तदेव अस्ति एतस्मिन् उदाहरणे, तदेव अस्ति इति मन्ये. पा इत्यस्य पिबा इति भवति इति कृत्वा पिबति इति भवति. किन्तु पीतवती इत्यत्र अहं दृष्टवती अन्यत् एकं सूत्रम् अस्ति. पा इति धातुः अन्यत् सूत्रं धुमास्था धुमास्था गा पा जहातिसां हलि इत्यनेन तत्र पि इति दीर्घ आकारधातूनां दीर्घ ईकारः भवति केचन धातु केचन कानिचन धातूनां. तत्र किं वदामः, केषाञ्चन धातूनां, हा केषाञ्चन धातूनां दीर्घ ईकारः भवति. पा इति पा धातुः तेषु अन्यतमः अस्ति. पा मा स्था गा हा दा धा एतेषां धातूनां दीर्घ आकारस्य स्थाने दीर्घ ईकारः आदेशरूपेण आगच्छति. भगिनि, अत्र किञ्चित् वक्तुमिच्छामि. अत्र सूत्रं स्पष्टतया वक्तुमिच्छामश्चेत् घु घु इति एका संज्ञा अस्ति, घु संज्ञा. तत्र घुमास्था गापा जहाति सां हलि, घुमास्था गापा जहाति सां इति षष्टिविभक्ति बहुवचनरूपमस्ति. यथा भवती उक्तवती तत्र केचन धातवः दत्ताः, तेषु अन्यतमः धातुः एव गा धातुः अस्ति, अपि च स्था धातुः अस्ति, पा धातुः अपि अस्ति. जहाति इति कथनेन ओहाक् त्यागे, ओहाक् त्यागे इति धातोः लट्लकाररूपं जहाति अस्ति. अत्र स्था गा पा अपि च हा धातुः एतेषां चिन्तनम् अस्ति अस्मिन् सूत्रे. अपि च हलि, हलि इति कथनेन सप्तम्यन्तं रूपम् अस्ति, इत्युक्ते हलि परे, किन्तु हलादि किति प्रत्यये परे इति तत्र अवगन्तव्यम् अस्ति. इत्युक्ते कित् प्रत्ययः, तवत् प्रत्ययः कित् प्रत्ययः अस्ति, आर्धधातुकप्रत्ययः अपि च कित् प्रत्ययः. कितिनिति परे एव अनेन सूत्रेण ईत्वं भवति इति कृत्वा पी भवति. इदानीं वेदा भगिनी भवती वदतु. तत् सूत्रेण पा इति, पा इति धातूनां रूपं भवति किति परे, पा पा पीत पी इति भवति, पी पि भवति तवतु रूपं तत्र तवतु इत्युक्ते किति अस्ति, तत्कारणेन ईत् आदेशः भवति. पा पी भवति पीतवत् इति प्रातिपदिकमस्ति. पीतवत् स्त्रीलिङ्गे अस्ति पीतवती, पीतवत्यौ, पीतवत्यः, पीतवान्, पीतवान्, पीतवन्तौ, पीतवान्, पीतवन्तौ, पीतवन्तः. स्त्रीलिङ्गे पीतवती, पीतवत्यौ, पीतवत्यः. नपुंसकलिङ्गे अस्ति पीतवत्, पीतवत् किमस्ति धीमच्छब्दवत् धीमवती, पीतवती, पीतवन्ति. क्षम्यतां भगिनि, चिन्ता मास्तु. ज्ञातव्यः अंशः कः इत्युक्ते, पिबति इति पाधातोः रूपं, किन्तु लट्लकारे विशिष्टसूत्रेण दीर्घसूत्रेण पिब आदेशः भवति इति कृत्वा शिति परे एव भुवादिगणे पाधातुः अस्ति. अयं धातुः भुवादिगणीयः, भुवादिगणीयपाधातोः प्रसङ्गे एव पिब आदेशः भवति. अनेन दीर्घसूत्रेण पाधातुः अदादिगणे अपि अस्ति. अदादिगणीयपाधातोः रूपं पाति, पाति इत्युक्ते रक्षणं करोति. पाधातोः रूपमेव पाहि, पाहि रक्षणं करोति इति अर्थः. अदादिगणीयपाधातोः अर्थः तु रक्षणं, रक्षणार्थे पाधातुः. तस्य लट्लकाररूपं पाति, किन्तु तस्य क्तवत्वन्तरूपं पातवान्, पातवती. किन्तु अत्र भुवादिगणीयपाधातोः लट्लकाररूपं पिबति, क्तवत्वन्तरूपं पीतवान्, पीतवती. अपि च पी कथं भवति इति चर्चितमेव. घूमास्था गापा जहाति सांहलि इति सूत्रेण पी इति भवति इति एकः विषयः. पुंलिङ्गे प्रातिपदिकं पीतवत् भवति, किन्तु स्त्रीलिङ्गे नीप् इति प्रत्ययं योजयामः. इत्युक्ते स्त्रीप्रत्ययस्य योजनेन पीतवती इति रूपं सिध्यति. नदीशब्दवत् अस्य शब्दस्य रूपाणि साधनीयानि सप्तसु विभक्तिषु त्रिषु वचनेषु. भगिनि, तत्र घूसंज्ञकाः इति एते धातवानां कृते एव वा घूसंज्ञका? ते भिन्नधातवः. हा अस्तु. केचन धातवः उक्ताः तस्मिन् सूत्रे, तेषु मा धातुः अस्ति, गा धातुः अस्ति, स्था धातुः, पा अस्ति. अस्मिन् सूत्रे पा धातुः यः उक्तः अस्ति सः भुवादिगणीयपाधातोः प्रसङ्गे एव. उत्तमम्. अदादिगणीयधातुः भिन्नः. करोति इति पदमस्ति. गीताञ्जलि भगिनि, भवती एव करोतु. आं भगिनि, करोति तु क्रू धातुतः आयाति. डुक्रिङ्ग् डुक्रिङ्ग् करणे इति अर्थः अस्ति. इति तु तनादिगणे अस्ति. तनादिगणे इत्युक्ते अष्टमगण तनादिगण अस्ति चेत् उ आयाति. तदनन्तरम् अत्रापि करोति तु तिङन्तरूपम् अस्ति. तिङन्तरूपे क्रू धातु योगः उ योगः टिप्. तदनन्तरं गुण भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण करोति इति निष्पन्नं भवति. उत्तमम्. इत्युक्ते अत्र क्रू धातुः रुकारान्तधातुः. इत्युक्ते अनुबन्धलोपे सति आदौ अस्माकं कार्यं किम् इत्युक्ते, आदौ धातुतः अनुबन्धवर्णानां निष्कासनं, प्रत्ययात् अपि अनुबन्धवर्णानां निष्कासनं एव कर्तव्यम्. इत्युक्ते यदा वयं कदलीफलं खादामः तदा कदलीफलस्य चर्मणः निष्कासनं कृत्वा एव खादामः. तथा एव अत्रापि धातुतः अनुबन्धवर्णानां लोपं कृत्वा लौकिकधातोः रूपं स्वीकृत्य पदानि साधनीयानि. डुक्रेण धातुतः क्रू लौकिकधातोः निर्माणं भवति. क्रू इति रुकारान्तधातुः. रुकारः इक् प्रत्याहारस्थवर्णः इति कृत्वा सार्वधातुकार्धधातुकयोः इति सूत्रेण रुकारस्य गुणः भूत्वा उरण्परः इत्यनेन अर् आदेशः भवति, तेन कर् इति भवति. पश्चात् अन्यानि कार्याणि अपि सन्ति, करोति इति रूपं सिध्यति. अत्र कुरु धातुतः तवत् योजयामः, केवलं वर्णमेलनमेव भवति. अत्र कृतवत् भवति, इत्युक्ते अत्र तवत् प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा गुणनिषेधः भवति क्तवत्वन्तरूपेषु. पश्यन्तु अन्यानि त्रीणि रूपाणि पश्यन्तु, कृतवती, कृतवत्यौ, कृतवत्यः, तत्र गुणकार्यं न दृश्यते. स्मिति च इत्युक्ते तवतु इति कित् अस्ति, प्रत्ययः तु कित् वत् अस्ति, इत्युक्ते स्मिति च इति सूत्रेण गुणनिषेधक, तदनन्तरं केवलवर्णमेलनं कृयोगः तवतु तवत् कृतवत् कृतवती इति द्वे प्रातिपदिकं द्वे तदेव. कृतवतु इत्यस्मिन् अनुबन्धवर्णानां निष्कासनं कथं भवति एकवारं स्मारयतु. आदौ क अस्ति, लशक्वतद्धिते इति सूत्रेण कित् भवति, तदनन्तरं तस्य लोपः इति सूत्रेण लोपः जातः. अपि च अन्ते तु ऊ अस्ति, ऊ तु अनुनासिक अस्ति, उपदेशे अनुनासिक इत् इति सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः, इत्युक्ते तावत् एव तिष्ठति. उत्तमं, क्रूयोगः तवत् कृतवत् इति प्रातिपदिकं पुंलिङ्गे सिद्ध्यति, अत्र तु स्त्रीलिङ्गे कृतवती एव प्रातिपदिकम्. अत्र भेदः कः इत्युक्ते करोति इत्यत्र गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्ताङ्गस्य गुणः भवति. क्रु इति इगन्तम् अङ्गं, तत्र क्रु इति अङ्गमस्ति. तनादिकृण्भ्यः उः इति एकं सूत्रमस्ति, तत्र ऊ प्रत्ययः, तनादिगणे ऊ इति प्रत्ययः आयाति. ऊप्रत्ययः तु अर्धधातुकप्रत्ययः एव, विकरणप्रत्ययः, किन्तु तत्र गुणः भवति. किमर्थं चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रं वदति, इत्युक्ते सार्वधातुकप्रत्यये परे अपि गुणः भवति, अर्धधातुकप्रत्यये परे अपि गुणः भवति. शप् सार्वधातुकप्रत्ययः, तिंशित् सार्वधातुकम् इत्यनेन. ऊप्रत्ययः अर्धधातुकप्रत्ययः, सार्वधातुकः नास्ति. ऊ प्रत्ययः तिङ् नास्ति, षित् नास्ति इति कृत्वा अर्धधातुकप्रत्ययः. अर्धधातुकप्रत्ययः अस्ति चेदपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण करोति इत्यस्मिन् पदे क्रु इत्यस्य इगन्ताङ्गस्य गुणः भवति इति कृत्वा कर् इति रूपम् आयाति लट् लकारे. किन्तु क्तवत् प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा गुणनिषेधः अत्र दृश्यते. तदर्थं केवलं वर्णमेलनं भूत्वा कृतवती इति रूपं सिद्ध्यति. साधु भगिनी उत्तमरीत्या उक्तवती. वेदा भगिनी भवती करोतु. आं भगिनि, वदति लट्लकाररूपं वदति अस्ति, तव तु रूपं दत्तमस्ति उदितवती, एकवचने उदितवती. वदति वद् धातुतः आयाति वद् धातु, वद् धातु वदधातु भोवादिगणे अस्ति, भोवादिगणे अस्ति, अपि सेट् अपि अस्ति, सकर्मकधातु अस्ति. वदधातु उदित् किमर्थम् उदित् भवति इति अहं द्रष्टव्यं. सम्प्रसारणम् इति कार्यं भवति अत्र, तदेव व व इत्यस्य रूपम् ऊ आयाति. सेट् अस्ति चेत् ईकार एव, ईकार अपि आयाति तवतु प्रत्ययस्य कारणेन. से तत् प्रत्यय वडि तत् सूत्रम् आर्धधातुकस्येर्वलादेः तत् सूत्रे तत् तत् प्रत्ययस्य इट् भवति, हिडागमः भवति, तत् कारणेन वद् वदी भवति. सम्प्रसारणे पश्चात् व ऊ भवति, उदि उदि उदि प्लस् तवत् प्रत्ययः अस्ति चेत् उदितवत् इति प्रातिपदिकमस्ति. उदितवत् स्त्रीलिङ्गे उदितवती, उदितवत्यौ, उदितवत्यः इति रूपम् आयाति इति अपि मन्ये, अहं मन्ये. उत्तमं, तदेव भगिनी साधु उक्तवती. किञ्चित् अस्माकम् अवगमनार्थं पुनः वदामि, तत्र आदौ वदा इति धातुः अस्ति. वदौ इत्यस्मिन् अनुनासिक अकारः अन्ते अस्ति. तस्य अकारस्य इति संज्ञा उपदेशे जुनुनासिकी इति सूत्रेण तस्य इति संज्ञा भवति. तस्य लोपः इत्यनेन तस्य लोपः अपि भवति. तेन वद् इति लौकिकधातोः निर्माणं भवति. इत्युक्ते अत्र धातोः अन्ते सः अनुनासिक अकारः नास्ति चेत् किं भवति? अन्ते यः दकारः अस्ति तस्य दकारस्य इति संज्ञा भूत्वा हलन्त्यम् इत्यनेन तस्य इति संज्ञा भूत्वा अनिष्टं रूपं प्राप्तुं शक्नुमः. तदर्थं धातोः अन्ते अनुनासिक अकारः अस्ति. इत्युक्ते बहुषु हलन्तधातुषु अन्ते अनुनासिक स्वरवर्णः दृश्यते. पठ् इति धातुं स्वीकुर्मः चेत् तत्रापि पठ वद् वद हलन्तधातुषु अन्ते अनुनासिक स्वरवर्णः दृश्यते. उदाहरणार्थं हस् धातुं स्वीकुर्मः चेत् हसे इत्युक्ते अनुनासिक एकारः अस्ति. तत्र अनुनासिक एकारस्य इति संज्ञा उपदेशजुनुनासिके इति सूत्रेण भवति हस् धातोः प्रसङ्गे. तत्र लौकिकधातुः हस् भवति. एतावता मम आशयः तु हलन्तधातुषु अन्ते स्वरवर्णः अनुनासिकः दृश्यते इति एकः विषयः. अस्मिन् प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते एकं विशिष्टं सूत्रमस्ति वचिस्वपि यजादीनां किति. सूत्रमस्ति वचिस्वपि यजादीनां किति. किति इत्युक्ते कित् प्रत्यये परे इति अर्थः. तत्र वचिस्वपि यजादीनाम् आदीनाम् इति उक्तमस्ति. आदीनाम् इति कथनेन तेषु धातुषु वद् धातुः अपि अस्ति इति कृत्वा तत्र सम्प्रसारणम् इति कार्यं भूत्वा वद् आदौ ऊद् भवति. सम्प्रसारणम् इत्यस्य प्रसङ्गे एकं संज्ञासूत्रमस्ति इग् यणः सम्प्रसारणम् इति संज्ञासूत्रम्. इग् यणः सम्प्रसारणम् अत्र इकः स्थाने यण् आदेशः भवति चेत् यण् सन्धिः भवति. किन्तु अत्र यणः स्थाने इक् वर्णादेशः भवति. इत्युक्ते अत्र किं वक्तव्यं? यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रेफस्य स्थाने रुकारः, लुकारस्य स्थाने लकारः आयाति. इत्युक्ते सम्प्रसारणं कार्यं यण्सन्धेः विपरीतं कार्यं भवति इति अत्र विषयः. सम्प्रसारणम् इति पदं वचिस्वपि यजादीनां किति इत्यस्मिन् सूत्रे अनुवृत्तिरूपेण आयाति. तदर्थमेव अत्र वद् इत्यस्य रूपं ऊद् भवति. अपि च धातुः सेट् अस्ति. प्रत्ययः अपि सेट् अस्ति इति कृत्वा इडागमः भवति. प्रत्ययस्य इडागमः प्रत्ययस्य एव इडागमः भवति. तेन उद्योगः इतवत् इति योजयामः. तेन उदितवत् इति रूपं सिद्ध्यति. क्तान्तरूपम् अस्ति चेत् उदितः इति क्तान्तरूपं भवति. किन्तु अत्र क्तवत्वन्तरूपम् उदितवती इति स्त्रीलिङ्गे दत्तमस्ति. सम्प्रसारणम् इति एका संज्ञा अस्ति व्याकरणलोके. एका संज्ञा तदवगन्तुमेव इज्ञः सम्प्रसारणम् इति सूत्रं दत्तमस्ति. तेन सूत्रेण सम्प्रसारणसंज्ञा दीयते. किन्तु सम्प्रसारणस्य कृते विधिसूत्रं तु भिन्नं. विधिसूत्रं वचिस्वपीयजादीनां किति एव. वदतु भगिनि. विधिसूत्रं आदे च उपदेशेषिति वा? न अत्र सम्प्रसारणं भवितुं विधिसूत्रमस्ति वचिस्वपि यजादीनां किति. वचिस्वपि यजादीनां किति परे. साधु भगिनी. विमला भगिनी भवती करोतु. भगिनी क्षम्यतां. तत्र वचि वच् धातु दर्शयति. किमर्थं वचि इत्युक्ते धातोः रूपं तादृशरीत्या सूत्रेषु किमर्थं दत्तमस्ति इति एकः विषयः अस्ति. कक्षायाः अनन्तरं प्रेषय. अपि च वच् वच् स्वप् यज् तदनन्तरम् आदीनाम् आदीनाम् इत्युक्ते एकः गणः अस्ति वा? आदीनाम् इत्युक्ते केचन धातवः अन्य धातवः अपि सन्ति. ओ अस्तु. इत्युक्ते यज् किमपि गण नास्ति इत्युक्ते वच् स्वप् यज् अपि अन्यथा अन्य बहूनि धातवः इति बहवः धातवः इति वा? अन्ये धातवः अपि तत्र गणः नास्ति, किन्तु केचन अन्ये धातवः सन्ति, तेषु अपि अनेन सूत्रेण एव सम्प्रसारणं कार्यं भवति. अस्तु, अवगतं, धन्यवादः भगिनि. किन्तु अत्र सूत्रं पश्यामश्चेत् वचिस्वपि यजादीनाम् इति उक्तम् अस्ति, किन्तु वद् धातोः उल्लेखः नास्ति सूत्रे, किन्तु आदीनाम् इति कथनेन अवगन्तुं शक्नुमः. वच् अपि वद् तु किञ्चित् धातु तु भिन्ना अस्ति न भगिनि? उत्तमं. वद् धातोः रूपं वदति भवादिगणीयः, किन्तु वच् धातुः अदादिगणीयः, तस्य रूपं वक्ति. इत्युक्ते अत्र वद् अत्र वद् धातु वयं चर्चितवन्तः, वद् उदितवती भवति इत्युक्ते आदीनाम् इति अन्तर्भूता वद् आयाति, किन्तु अन्या अस्ति वद् तत्र आयाति. अस्तु भगिनि, अवगतम्. अनेन सूत्रेण एव वच् धातोः रूपम् उक्तवती. अस्तु, वकारस्य स्थाने उकारः आयाति, अत्रापि वकारस्य स्थाने उकारः. इदानीं विमला भगिनी भवती करोतु. आं भगिनि. पश्यति, द्रष्टवती, द्रष्टवत्यौ, द्रष्टवत्यः इति तवत् रूपं भवति. मूलधातुः अस्ति द्रश्. मूलधातुः भगिनी, मूलधातुः द्रशिर्. द्रशिर् इति भ्वादिगणे अस्ति, परिवर्तनं भूत्वा पश्यति इति केनापि सूत्रेण आघ्रात् अनेन सूत्रेण किं भगिनि पश्य इति भवति. तत्पश्चात् तव तु प्रत्यये ककारस्य उकारस्य लोपं भूत्वा तवत् अवशिष्यते, तेन द्रश् तवति. अप्रष्टोः ष्टुनाष्टुः इति अनेन द्रश् मूर्धन्यटकारः उद्भवति तकारस्य स्थाने. द्रष्टवती, द्रष्टवत्, द्रष्टवती, द्रष्टवान्, द्रष्टवती, द्रष्टवत् इति त्रीणि रूपाणि सिद्ध्यन्ति. साधु वा? उत्तमो, साधु उक्तवती. इतोपि वक्तुमिच्छति चेत् वदतु अस्य प्रसङ्गे. न न भगिनि, साधु. शकार भवति. सूरीकुमारी भगिनी वदतु. सूत्रम् अहं न जानामि. धातु दातार शकार भवति. अहं चिन्तयामि उपदेशे शकार अस्ति चेत्. अहं किञ्चित् वक्तुमिच्छामि, पश्यन्तु. धातुः दृशिर् अस्ति. दृशिर् इत्यस्मिन् अन्ते रेफः अस्ति, तस्मात् पूर्वम् अनुनासिक ईकारः अस्ति, किन्तु द्वयोः वर्णयोः इत् संज्ञा पृथक्तया न करणीया. इर् इत् संज्ञा वाच्या इति वार्तिकेन इर् इत्यस्य इत् संज्ञा करणीया, तेन दृश् इति लौकिकधातोः निर्माणं भवति. तत्र दृश् तस्य स्थाने पश्य आदेशः भवति. पाघ्राध्मा इति दीर्घसूत्रमस्ति, तेन दीर्घसूत्रेण दृश् धातोः स्थाने पश्य इति धात्वादेशः भवति इति कृत्वा पश्यति इति लट्लकाररूपं सिद्ध्यति. किन्तु तादृश धात्वादेशः शितिपरे एव भवति, तदर्थमेव पश्यति इति रूपं. क्तवत्वन्तरूपाणि परिशीलयामश्चेत् दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः. अत्र धातोः मूलरूपं क्तवति प्रत्ययः, आर्धधातुकप्रत्ययः. अत्र षित् प्रसङ्गः एव नास्ति, दृश् धातुं स्वीकुर्मः. दृश् इति धातुः अनुबन्धलोपे सति तालव्यशकारान्तधातुः, इत्युक्ते धातोः अन्ते तालव्यशकारः अस्ति, तालव्यशकारान्तधातुः, लौकिकधातुः अनुबन्धलोपानन्तरं. तत्र एकं सूत्रमस्ति, व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शः झषां. तावत्पर्यन्तं केषाञ्चन धातूनाम् उल्लेखनमस्ति तस्मिन् सूत्रे, व्रश्च भ्रश्च सृज मृज यज राज भ्राज छषाम् इति एकमेव पदं, समस्तपदं, षष्टी बहुवचनं रूपम् अस्ति. तत्र शः इति प्रथमान्तं पदम्, इत्युक्ते तालव्यशकारान्तधातवः अपि तस्मिन् समस्तपदे सन्ति, छकारान्तधातवः अपि च तालव्यशकारान्तधातवः अपि सूत्रे उल्लेखिताः. इत्युक्ते दृश् धातुः तालव्यशकारान्तधातुः अस्ति इति कृत्वा तालव्यशकारस्य स्थाने मूर्धन्यशकारः अनेन सूत्रेण व्रश्च भ्रश्च सृज मृजयजराजभ्राज छशांशः इति सूत्रेण मूर्धन्यशकारादेशः भवति. तत्तु प्रथमं सोपानं. पश्चात् झलि परे वदतु. ष्टुनाष्टुः, उत्तमम्. तत्र सूत्रे झलि परे इति अपि अनुवृत्तिरूपेण आयाति. अनुबन्धलोपे सति आदिमवर्णः तकारः अस्ति क्तवतु इत्यस्मिन्, सः तकारः झल् प्रत्याहारस्थवर्णः झलादिवर्णः. इत्युक्ते दृश्योगः तवत्, तत्र दृश् तालव्यशकारान्तधातुः, तवत् इत्यत्र तकारः झलादिवर्णः अस्ति इति कृत्वा अनेन सूत्रेण मूर्धन्यशकारादेशः भवति. पश्चात् मूर्धन्यशकारस्य प्रभावेण तकारस्य स्थाने मूर्धन्यटकारादेशः भवति इति कृत्वा दृश् तवत् दृश् तवत् भवति. तेन वर्णमेलनेन दृष्टवत् इति प्रातिपदिकमस्ति. एतादृशधातवः बहवः सन्ति, वयं सर्वे जानीमः एव. एतादृशधातवः प्रविशति इति कथनेन प्राव् उपसर्गपूर्वकः विश् धातुः अस्ति. विश् इत्यस्मिन् अन्ते तालव्यशकारः अस्ति, तत्र लट्लकाररूपं विशति प्राव् उपसर्गस्य योजनेन प्रविशति इति रूपम् अस्ति. तत्रापि तवत्वन्तरूपं विष्टवती, विष्टवती, विष्टवत्यौ, विष्टवत्यः, विष्टवान्. तथा एव दिश् धातुः दिशति, उपदिशति, वयं जानीमः उपदिशति, तत्र दिश् धातुः अस्ति, तालव्यशकारान्तधातुः. तत्रापि कतावत्वन्तरूपं दिष्टवती, दिष्टवान्, दिष्टवती, उपदिष्टवान्, उपदिष्टवती इत्यादीनि. इष् धातोः रूपं इष्टवती, नश् नश्यति, वयं जानीमः दिवादिगणीयधातुः नश्यति, तस्य तवत्वन्तरूपं नष्टवती, नष्टवान्. स्पृशति, वयं जानीमः स्पृशति, तत्रापि धातुः स्पृश् अस्ति, तालव्यशकारान्तधातुः. तत्रापि तवत्वन्तरूपं स्पृष्टवती, स्पृष्टवान्. एवं रीत्या विस्विष्टवति, स्पृश् स्पृष्टवति, दिश् दिष्टवती, इष् इष्टवती, मृष् मृष्टवती, नश् नष्टवती. एते धातवः तालव्यशकारान्तधातवः. किन्तु अत्र एकः धातुः इष् धातुः, तस्य रूपं मूले एव तत्र मूर्धन्यशकारः अस्ति. इष् धातौ मूर्धन्यशकारः आदौ अस्ति एव, किन्तु अन्येषु धातुषु ये ये धातवः मया उक्ताः तेषु अन्ते तालव्यशकारः अस्ति इति कृत्वा विशिष्टसूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारादेशः भवति. पश्चात् ष्टुत्वं भवति. अग्रे करोतु भगिनि, विमला भगिनि. आं भगिनि, यच्छति, गच्छति, गतवती, गतवत्यो, गतवत्यः. धातुः मूलरूपे गम् अस्ति, गम् लृ अस्ति, लृ अपगच्छति, गम् अवशिष्यते. अत्र इषु गमयां च इति सूत्रेण मकारस्य आदेश छकार आदेशः भवति गच्छ. अपरा तत्पश्चात् च अस्ति चेत् तकार आदेशो कुत्रचित् भवति भगिनी, सम्यक् न स्मरामि. तत्र गच्छति इत्यस्मिन् छेच इति सूत्रस्य प्रसक्तिः अस्ति. गम् धातोः गतः इति भवति खलु सूत्रम् अनुदात्तोपदेश, तत् सूत्रम् अनुदात्तोपदेश मम पार्श्वे अस्ति अतः अहं वदामि, बैहाट् नास्ति. अनुदात्तोपदेश वनति तनोति तनोत्यादीनाम् अनुनासिकलोपो झलिङिति, झल् परे अथवा कित्कित् प्रत्यये परे एतानि पञ्चदश धातवः भवति चेत् अपि च तत् तेषां तस्मात् तेषु तस्मात् परं कित्कित् अथवा झल् प्रत्ययः अस्ति चेत् तस्य इति भवति. फार् एक्साम्पल् गम् इति अस्ति, गम् योगः तः अस्ति चेत् क्तः प्रत्ययः, अथवा क्तवक्तु प्रत्ययः क्तवत् अस्ति चेत् गतः इति भवति, गम् इत्यस्य गतः इति भवति. पञ्चदश धातवः सन्ति. उत्तमं भगिनि. भवती यदुक्तवती तत् साधु एव. अत्र तु गच्छति इति लट्लकाररूपं, तस्मिन् प्रसङ्गे तत्र छेच इति सूत्रं, थुगागमः भवति, इषु गमीयमां छः इति सूत्राभ्यां गच्छति इति रूपं सिद्ध्यति. किन्तु गतवती इति रूपं पश्यामश्चेत् गतवती, गतवत्यौ, गतवत्यः. अत्र धातुः गम्लु अस्ति. तत्र अनुनासिकलुकारस्य उपदेशजनुनासिक इत् इत्यनेन इत् संज्ञा भवति. तस्य लोपः इत्यनेन लोपः भूत्वा गम् इति धातोः निर्माणं भवति. गम् इति धातुः अनुनासिकान्तधातुः, मकारः अनुनासिकवर्णः, अनुनासिकान्तधातुः इति कृत्वा अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलिक्निति सूत्रमस्ति. अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः, अनुनासिकलोपः इति सूत्रे उक्तमस्ति. लोपः लोपकार्यमपि एकं कार्यमेव, आदेशः अपि कार्यम्, आगमः अपि कार्यं, लोपः अपि कार्यमेव. अत्र अनेन सूत्रेण किति निति प्रत्यये परे तावत् प्रत्ययः कित् प्रत्ययः, अतः कित् प्रत्यये परे अनुनासिकलोपः भवति. इत्युक्ते मकारस्य लोपः भवति. गतवत् इति प्रातिपदिकं गतवती. यं धातुः अस्ति चेत् यतवती, रम् अस्ति चेत् रतवती, नम् अस्ति चेत् नतवती, हन् अस्ति चेत् हतवती, मन् अस्ति चेत् मतवती, तन् ततवती. इत्युक्ते तनादिगणीय अष्टधातवः सन्ति अनुनासिकान्तधातवः. तनादिगणे अष्टमे गणे तनादिगणीय अष्टधातवः सन्ति. अपि च मन् धातुः, मन् धातोः रूपं मतवती. मन् धातुः दिवादिगणे अस्ति, तस्य रूपं मन्यते, अहं मन्ये, वयं जानीमः मन् धातुः दिवादिगणीयः. तस्य प्रसङ्गे अपि अनुनासिकलोपः भवति, अन्त्यस्थितस्य नकारस्य लोपः भवति. झलादि किति नित् प्रत्यये परे झल् प्रत्याहारस्थवर्णः तकारः इति कृत्वा किति प्रत्ययः अपि अत्र अस्ति. किन्तु तत्र एकः अन्यः विषयः अपि अस्ति. एते धातवः अनुनासिकान्तधातवः, किन्तु केचन अनुनासिकान्तधातवः सन्ति. जन् धातुः, जन् धातोः रूपं जायते. सन् अपि धातुः अस्ति, खन् धातुः अपि अस्ति. ते धातवः अपि अनुनासिकान्तधातवः एव, किन्तु तत्र भिन्नसूत्रेण कार्यं भवति. तत् वर्गस्य अनुनासिक अस्ति चेत् लोप न भवति. अहं सूत्रं न जानामि भगिनि. केवलं त्रयाणां धातूनां कृते, जन् धातुः, सन् धातुः, खन् धातुः. जनसनखनां सञ्झलोः, जनसनखनां सञ्झलोः इति सूत्रेण तत्र आकारादेशः भवति. तत्र विशिष्टं सूत्रमस्ति तेषां कृते. जन् धातोः लट्लकाररूपं जायते, किन्तु तस्य क्तवत्वन्तरूपं जातवान्, जातवती. जनी प्रादुर्भावे इति धातोः रूपं, तत्र जनी प्रादुर्भावे इत्यत्र दीर्घ ईकारः अनुनासिकः अस्ति. अनुनासिक ईकारस्य इति संज्ञां कृत्वा जन् इति लौकिकधातोः निर्माणं कुर्मः. जन् इत्यस्मिन् अन्ते नकारः अस्ति, तस्य नकारस्य स्थाने आकारादेशः भवति इति विषयः. इति कृत्वा जन् धातोः रूपं जातवान्, जातवती. सन् इत्यस्य रूपं सातवान्, सातवती. खन्, खन् इत्यस्य रूपं खातवान्, खातवती. इत्यादीनि रूपाणि भवन्ति. एतावता अस्माकं धातुः गम् अस्ति. गम् धातोः रूपं गतवती, अनुनासिकान्तधातुः अस्ति इति कृत्वा. शुभदा भगिनी भवती करोतु अग्रे. आं भगिनि, क्षिप् इति क्षिपति इति धातुः अस्ति. क्षिप् इति धातुः भुवादिगणे अस्ति वा न जानामि सम्यक् रीत्या. क्षिप्धातोः प्रसङ्गे अहं किञ्चित् दृष्टवती, तदर्थं वक्तुं शक्नोमि. तत्र क्षिप्धातुः त्रिषु गणेषु अस्ति. इत्युक्ते दिवादिगणे क्षिप्धातुः अस्ति चेत् तस्य रूपं क्षिप्यति, तुदादिगणे अस्ति तस्य रूपं क्षिपति, चुरादिगणे अस्ति तस्य रूपं क्षिपयति. एतावता त्रीणि रूपाणि, क्षिप्यति, क्षिपति, क्षिपयति. दिवादिगणे अस्ति, तुदादिगणे अस्ति, चूरादिगणे अपि अस्ति. वदतु. अत्र तु क्षिपति इति दत्तमस्ति, इत्युक्ते तस्य तुदादिगणीयरूपं दत्तमस्ति. अतः तुदादिभ्यः श्रः इत्यनेन श्रः इति विकरणप्रत्ययः आयाति. अतः क्षिपति इति तस्य रूपं, क्षिप् इति तस्य लौकिकरूपम्, अपि च क्षिप् इति तस्य औपदेशिकरूपं, क्षम्यतां, तस्य अन्तस्य अनुनासिक अच् अस्ति अ इति, इत्यस्य अनुनास उपदेशे जनुनासिक इति तस्य लोपः, इत्यनेन तस्य लोपः भवति क्षिप् इति धातुः. क्षिप् योगः क्तवतु प्रत्ययः, तस्य तु क्तवतु प्रत्यये वयं जानीमः क इत्यस्य लोपः भवति लशक्वतद्धिते, अपि च तावदेव. तवत् इति प्रत्ययः अवशिष्यते. क्षिप् योगः तवत् इति तस्य, तत्तु वर्णमेलनमपि, वर्णमेलनम् एव क्षिप्तवत् इति भवति. तस्य पुल्लिङ्गरूपं क्षिप्तवान्, क्षिप्तवती, स्त्रीलिङ्गरूपं क्षिप्तवत् इति नपुंसकलिङ्गरूपं, तावदेव. तदेव भगिनि, दिवादिगणे क्षिप्यति, तुदादिगणे क्षिपति, उत्तमं विषयम् उक्तवती भगिनी. तुदादिगणे अस्ति चेत् तत्र श इति विकरणप्रत्ययः अस्ति इति कृत्वा, तत्र पित्वं नास्ति इति कृत्वा, गुणकार्यं न भवति इति कृत्वा क्षिपति इति रूपम् अस्ति. अयमेव धातुः भुवादिगणे अस्ति चेत् क्षेपति भवति स्म, किन्तु अत्र गुणकार्यं नास्ति इति कृत्वा क्षिपति तुदादिगणीयरूपं, किन्तु दिवादिगणीयधातोः रूपं क्षिप्यति. अत्र द्वयोः धात्वोः क्तवत्वन्तरूपं समानं, क्षिप्तवती एव रूपम् अस्ति द्वयोः गणयोः रूपं. किन्तु अयमेव धातुः चुरादिगणे अस्ति. चुरादिगणे किं भवति, स्वार्थे अपि णिच् विधीयते. इत्युक्ते सर्वे णिजन्तधातवः सेटः भवन्ति इति एकः स्मर्तव्यः अंशः. सर्वे णिजन्तधातवः सेटः इत्युक्ते तेषु सर्वदा इडागमः भवति इति कृत्वा चुरादिगणीय क्षिपधातोः रूपं क्षिपितवती, क्षिपितवान्, तत्र इडागमसहितं रूपं दृश्यते. किन्तु अत्र इडागमरहितं रूपं दत्तवन्तः. तदर्थं किम् अवगन्तुं शक्नुमः, अत्र दिवादिगणीयधातोः रूपं वा अथवा तुदादिगणीयधातोः रूपं वा भवितुमर्हति इति वयम् अवगन्तुं शक्नुमः. मध्ये इडागमः अस्ति चेत् चुरादिगणीय क्षिपधातोः रूपम् इति अवगन्तुं शक्नुमः. क्षिपितवती इति रूपमपि अस्ति, स एव विषयः. क्षिप् क्षिप् धातु अत्र तु प्रेरणे, इत्युक्ते संस्कृतभाषायां प्रेरणे दत्तं, किन्तु आङ्ग्लभाषायां टु थ्रो दत्तम्. इत्युक्ते यदा यदा वयं क्षिपामः तदा वयं प्रेरणा कुर्मः इति, तदेव प्रेरणा अस्ति इति मन्ये भगिनी, इति उत्तमम् अर्थः अस्ति. अत्र प्रेरणार्थे एव क्षिपप्रेरणे इति दत्तमस्ति, तस्य अर्थः कः? शुभदा भगिनी भवती वदतु, भवती किं चिन्तयति? क्षिपप्रेरणे न जानामि, टु मेक् फ्लै. किन्तु अत्र प्रेरणे इति अर्थः दत्तः अस्ति. प्रेरणा इत्युक्ते किमपि ज्ञातव्यं, चिन्ता मास्तु, अग्रे सरेम. जपति सूर्यकुमारी भगिनी भवती करोतु. जपति द्वादिगण प्रथमगण अस्ति, जप् अनुबन्धलोपेन जप् भवति. स्त्रीलिङ्गम् इडागम् अनुकूलं भवति जपितवती जप्तवत्यौ जप्तवत्यः पुल्लिङ्गे जपितवान् जप्तवन्तौ जप्तवन्तः नपुंसकलिङ्गे जपितवत् जप्तवती जप्तवन्ति इडागमसहितं रूपं दत्तमस्ति इत्युक्ते सेट् धातुः इति ज्ञातव्यमस्ति जपति इति भुवादिगणीयः एव लट्लकाररूपं पश्यामश्चेत् तत्र किमपि नूतनं कार्यमेव नास्ति जप् धातुः अस्ति शप् इत्यस्मात् अकारः आगतः जपति जपति जपः इति पुंलिङ्गपदं वयं जानीमः सः जपं करोति जपः इति पुंलिङ्गपदम् अस्य धातोः रूपमेव किन्तु तत्र जपः इत्यस्मिन् पदे घञ् प्रत्ययः नास्ति घञ् प्रत्ययस्य अपवादः अप् इति प्रत्ययः अस्ति इति अहं पठितवती अप् इति प्रत्ययस्य योजनेन जपः इति पदं सिध्यति नयति करोतु नयति नी धातुः दिवादि नेतवती नेतवत्यौ नेतवत्यः नेतवान् नेतवन्तौ नेतवन्तः नेतवत् नेतवती नेतवन्ति अत्र धातुः भुवादिगणीयधातुः एव अत्र कीदृशं कार्यं भवति वदतु एकवारम् ओ नि औ सन्धिकार्यं नियोगः आयोगः इकोयनचि सूत्रेण इत्युक्ते भवती चिन्तयतु इदानीं अरविन्द महोदय भवान् वदतु नयति इति रूपं कथं वदतु नियोगः शप् योगः ति तत्र शप् सार्वधातुकं तित् अस्ति कृत्वा नी धातोः गुणं भवति नी नय भवति नययोग नययोग आयोगः ति नयति इति तदेव इतोपि स्पष्टतया ज्ञातुमिच्छामश्चेत् धातुः णीङ् अस्ति णीङ् धातुः इत्युक्ते मूर्धन्यणकारादिधातुः अस्ति अपि च अन्ते चवर्गीयव्यञ्जनम् अस्ति हलन्त्यम् इति सूत्रेण णीङ् इत्यस्मिन् यः चवर्गीय अन्तिम अनुनासिकव्यञ्जनमस्ति तस्य इति संज्ञा हलन्त्यं सूत्रेण भवति अपि च अणो नः इति सूत्रेण प्राकृतिकं कार्यम् अथवा अनिमित्तिकं कार्यम् इत्युक्ते तत्र निमित्तं नास्ति मूर्धन्य णकारस्य स्थाने दन्त्यनकारादेशः भवति णो नः इति सूत्रेण तेन नी इति दीर्घ ईकारान्तधातोः निर्माणं भवति नी इति दन्त्यनकारयुक्तं रूपं दीर्घ ईकारान्तधातुः इत्युक्ते इगन्तधातुः अन्ते ईकारः अस्ति ईयोगः तत्र शप् नीयोगः शप् इति कथनेन किं भवति इगन्तधातुः अस्ति इति कृत्वा सार्वधातुकर्धधातुकयोः इक् गुण भवति ने भवति तदनन्तरम् अकार शप् आयाति एचोयवावः सूत्रेण ऐ भवति नयति उत्तमं तदेव अत्र नी धातोः प्रसङ्गे दीर्घ ईकारान्तधातुः इगन्तधातुः इति कृत्वा सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा नी ने भवति नेयोगः आ तत्र सार्वधातुकार्धधातुकयोः इत्यस्मिन् प्रसङ्गे तत्र प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति प्रत्ययं निमित्तीकृत्य अङ्गकार्यम् इत्युक्ते शप्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः इति सूत्रेण प्रत्ययनिमित्तिकम् अङ्गकार्यं भवति पश्चात् वर्णकार्यम् इत्युक्ते सन्धिकार्यं वर्णनिमित्तिकं कार्यं सन्धिकार्यं भवति तत्र एकार अकारयोः मध्ये सन्धिकार्यम् इत्युक्ते एकारस्य स्थाने ऐ यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः अयादिसन्धिः इति अपि वक्तुं शक्नुमः वर्णनिमित्तिकं कार्यं भूत्वा ऐ आदेशः भवति तेन नयति इति रूपं भवति किन्तु अत्र कृदन्तं रूपं इत्युक्ते क्तवत्वन्तं रूपं पश्यामश्चेत् किं भवति वदतु? तवत्तु निति अस्ति चेत् गुणकार्यं न भवति, तदनन्तरं वर्णमेलनेन नेतवती. अत्र नीतवती, नीतवती इति भवति. इत्युक्ते अत्र धातुः अनुबन्धलोपे सति तस्य रूपं नी अस्ति. नियोगः तवत्, केवलं वर्णमेलनं नीतवत्. अत्र गुणकार्यस्य प्रसक्तिः नास्ति. तिष्ठति, स्थितवती वदतु. तिष्ठति, तिष्ठति साधातु, साधातु क्तवतु, स्थितवती भवति, रागम भवति. अत्र किञ्चित् विशिष्टचिन्तनमस्ति. ज्ञातवन्तः विशिष्टसूत्रं भगिनि. स्थास्तु तत्र ष्ठा, ष्ठा इति धातुः, इत्युक्ते मूर्धन्य षकारादिधातुः ष्ठाधातुः, गतिनिवृत्तौ इत्यस्मिन् अर्थे ष्ठाधातुः अस्ति. तत्र लट्लकारप्रसङ्गे पाघ्राध्मा दीर्घं सूत्रमस्ति. तेन दीर्घसूत्रेण शितिपरे स्थाधातोः स्थाने तिष्ठ आदेशः भवति. विशिष्टसूत्रेण तिष्ठ आदेशः भवति इति कृत्वा तिष्ठति इति लट्लकाररूपं. किन्तु अत्र क्तवत्वन्तरूपं स्थितवती अस्ति. तत्र किं भवति इति पश्यामश्चेत् धातुः दीर्घ आकारान्तधातुः. स्था कथं स्था भवति? मूर्धन्यषकारादिधातुः दन्त्यसकारादिधातुः कथं भवति इत्युक्ते तत्रापि धात्वादेः शः सः इति एकं सूत्रमस्ति. धात्वादेः शः सः, तेन सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति इति कृत्वा स्था भवति. तत्र आकारान्तधातुः स्थाधातुः. तत्र एकं विशिष्टं सूत्रमस्ति, द्यतिस्यति मास्थाम् इत्तिकिति. द्यतिस्यति मास्थाम् इत्तिकिति, द्यतिस्यति मास्थाम् इति तत्र पदमस्ति. पदविच्छेदं कुर्मः चेत् इत् ति किति, इत् इत् इति कथनेन ह्रस्व इकारः. इत् तपरस्तत्कालस्य इति सूत्रेण इत् सूत्रे इत् इति उक्तमस्ति. किति इति सप्तम्यन्तं पदं, कित् इति शब्दस्य सप्तम्यन्तं किति. इत् इति प्रथमान्तं पदमस्ति. इत् इत्युक्ते इकारादेशः भवति इति अर्थः. किति परे स्थाधातोः प्रसङ्गे इकारादेशः भवति इति कृत्वा स्थि भवति. आकारस्य स्थाने इकारादेशः भवति इति कृत्वा स्थि भवति. पश्चात् तवत् योजयामः, तेन स्थितवत्. अस्य पदस्य प्रसङ्गे ज्ञातव्यं सूत्रमस्ति, द्यतिस्यति मास्थाम् इत्तिकिति. तेन सूत्रेण स्थितवान्, स्थितवती, स्थितवत् इत्यादीनि रूपाणि सिद्ध्यन्ति. उत्तमम्. अरविन्द महोदय, भवान् करोतु इदानीं. कूजति, कूज धातु तत्र तवतु प्रत्यययोजनेन इडागमस्य चिन्तनं कृत्वा कूजी भवति. तदनन्तरं कूजी योगः तवत्, कूज कूजितवत् इति प्रातिपदिकं, कूचितवती इति स्त्रीलिङ्गे, कूचितवत् वन् कूचितवन् कूचितवान् इति पुल्लिङ्गे. उत्तमं, तदेव महोदय. तत्र अव्यक्ते शब्दे इत्यस्मिन् अर्थे अयं धातुः अस्ति. भ्वादिगणीयधातुः एव, अकर्मकधातुः, किन्तु सेट् धातुः. सेट् अस्ति इति कृत्वा मध्ये इडागमः भवति. तदर्थमेव कूजितवान्, कूजितवती इति रूपाणि. कूजितम् इति कथनेन क्तान्तरूपं, किन्तु अत्र क्तवत्वन्तरूपं दत्तमस्ति. कूजितवती, रामायणस्य श्लोकः अस्ति, कूजन्तं रामरामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् इति श्लोकः अस्ति. तस्मिन् श्लोके कूजन्तं इति पदं दत्तमस्ति. शत्रन्त भगिनि द्वितीयविभक्ति. उत्तमं, शत्रन्तं पदं कूजन् इति प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे अस्ति. वाल्मीकिकोकिलं वन्दे, तत्र वन्द् धातुः सकर्मकधातुः अस्ति. वाल्मीकिकोकिलम् इति द्वितीयाविभक्त्यन्तमरूपं. तस्य पदस्य विशेषणानि अन्यानि तस्मिन् श्लोके सन्ति. रामरामेति कूजन्तं, तत्र कूजन्तम् इति शत्रन्तपदस्य पुंलिङ्गपदस्य द्वितीयाविभक्ति एकवचनं. कूजन्तं, कूजन्तम् इति शत्रन्तरूपमस्ति. शत्रप्रत्ययः अपि कृत्प्रत्ययः एव, किन्तु शत्रुप्रत्ययः कृत्प्रत्ययः, क्तवतु अपि कृत्प्रत्ययः एव, किन्तु अनयोः भेदः कः? सार्वधातुकम् अन्यम् आर्धधातुकम्. उत्तमं भगिनि, सार्वधातुकप्रत्ययः कः? सिति, तिंसित् सार्वधातुकम्. शत्रुप्रत्ययः सार्वधातुकप्रत्ययः, किन्तु क्तवत् प्रत्ययः आर्धधातुकप्रत्ययः. इत्युक्ते कूजन्तम् इति शत्रन्तरूपम् अस्ति तत्र. साधु, अग्रिमं वदतु महोदय. पृच्छति, पृष् धातु शकारधातु अस्ति. अत्र किञ्चित् चिन्तनीयम्. अस्तु महोदय. सूर्यकुमारी भगिनी भवती वक्तुमिच्छति वा? धातु प्रच् धातु त्रिदादिगणे अस्ति. सूत्रं पूर्वं वदति, छशां शकारादेशः भवति. प्रश्योगः तावत् चुनाष्टुः सूत्रेण सम्प्रसारणमपि भवति. प्रष्टवत्यः प्रष्टवती भवति. साधु उक्तवती, किञ्चित् इतोपि स्पष्टतया वक्तव्यमस्ति. अत्र प्रच् अस्ति, प्रच् धातुः इत्युक्ते छकारान्तधातुः इति वक्तव्यमस्ति. आदौ प्रच् अस्ति, किन्तु तत्र छेच इति सूत्रेण, अपि च तत्र तुगागमः भूत्वा छकारद्वयम् इत्युक्ते एकः अल्पप्राणचकारः महाप्राणचकारयुक्तं रूपं, तुगागमः भूत्वा तादृशं रूपं भवति. सम्प्रसारणं भूत्वा पृच्छति इति रूपं भवति. तत्र सम्प्रसारणकार्यं ग्रहिज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनाम् इति सूत्रेण सम्प्रसारणं भवति. ग्रहिज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनाम् इति सूत्रेण सम्प्रसारणकार्यं भवति. अत्र सम्प्रसारणकार्यं किमर्थं लट्लकारे भवति? वदतु भगिनि. सूर्यकुमारी भगिनी वदतु. आदेश न प्रच् धातुः अस्ति, सम्प्रसारणकार्यं भवति. प्रच् इत्यस्य रूपं पृच्छति भवति, इत्युक्ते रेफस्य स्थाने ऋकारः आगतः, यण् वर्णस्य स्थाने इक् वर्णः आगतः, इत्युक्ते सम्प्रसारणम् अभवत्. प्रच् इति लेखनसमये रेफः अस्ति, तत्र रेफस्य स्थाने ऋकारः आगतः, पृच्छति इति तस्य लट्लकाररूपं. किन्तु अत्र सम्प्रसारणकार्यं भवितुं निमित्तं किम् इति परिशीलयामश्चेत्, प्रच् धातुः तुदादिगणीयधातुः. तुदादिगणे विकरणप्रत्ययः कः? शा अस्ति. इत्युक्ते शा इति विकरणप्रत्ययः, पित् प्रत्ययः नास्ति. पित् नास्ति इति कृत्वा निद्वत् भवति, निद्वत् भवति. पित् नास्ति चेत् निद्वत् भवति. केन सूत्रेण निद्वत् भवति? सार्वधातुकम् अपित्. उत्तमं, सार्वधातुकम् अपित् इति सूत्रेण सः शा प्रत्ययः निद्वत् भवति. इत्युक्ते सार्वधातुकम् अपित् इति अतिदेशसूत्रम्, इत्युक्ते यस्य स्वभावः तादृशः नास्ति तस्य स्वभावपरिवर्तनं भवति. इत्युक्ते शा प्रत्ययः अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रेण, अतिदेशसूत्रेण तस्य स्वभावपरिवर्तनं भूत्वा नित्वत् भवति. नित्वत् भवति चेत् ग्रहिज्या वयि व्यधि व्यष्टि विचति वृच्छति पृच्छति भृजतीनाम् इत्यस्मिन् सूत्रे किति निति प्रत्यये परे किति निति इति पदद्वयं तत्र अनुवृत्तिरूपेण आयाति इति कृत्वा अत्र शाप्रत्ययः नित्वत् भवति नित्वत् भवति इति कृत्वा तत्र सम्प्रसारणं कार्यं भूत्वा प्रच् पृच्छ् भवति एतावता पृच्छति इत्यस्मिन् प्रसङ्गे वयं चिन्तनं कृतवन्तः किन्तु क्तवत् प्रत्ययस्य प्रसङ्गे तत्र धातुः छकारान्तधातुः प्रच् इति कथनेन छकारान्तधातुः महाप्राणछकारः अन्ते अस्ति इति कृत्वा व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां छः छशां छशाम् इति कथनेन छकारान्तधातवः अपि सन्ति इति सूत्रे उक्तमस्ति इति कृत्वा अयं धातुः छकारान्तधातुः अस्ति इति कृत्वा मूर्धन्यषकारादेशः भवति पश्चात् ष्टुत्वं भवति तेन तत्र तवत् प्रत्यये आदौ यः तकारः तस्य स्थाने मूर्धन्यटकारादेशः भवति इति तत्र विषयः तेन पृष्टवत् इति प्रातिपदिकं पृष्टवती इति स्त्रीलिङ्गरूपं तादृशधातवः अन्यधातवः सन्ति वा इत्युक्ते अयं धातुः छकारान्तधातुः तत्र भ्रस्ज् जकारः अस्ति अन्ते यज् इत्यस्मिन् जकारः अस्ति सृज् मृज् एतादृशेषु धातुषु अपि अनेन सूत्रेण एव शकारादेशः भवति इति कृत्वा यज् धातोः रूपम् इष्टवान् सृज् धातोः रूपं सृष्टवान् मृज् धातोः रूपं मृष्टवान् भ्रश्च तत्र भ्रष्टवान् एतादृशेषु धातुषु शकारादेशः भवति आदौ पश्चात् ष्टुत्वं भवति अग्रे शोभा भगिनी भवती करोतु आं भगिनि अग्रिमं कथयति कथा इति धातुः गणं चुरादि आं कथयति क्षमतां कथयति इति अस्ति चुरादि चुरादिगणीयधातुः तत्र कथयति इति तु कथा इति धातुः मूलधातुः अत्र चुरादिगणे अस्ति इति कृत्वा तत्र णिच् अपि आगच्छति णिच् अपि शप् द्वे प्रत्ययौ आगतौ तेन कथयति इति रूपं भवति तत्तु लट्लकारे कथितवती इत्यस्मिन् तत्र किमपि अधिकं वक्तव्यं वा भगिनी कथयति इत्यस्य तत्र किमपि नास्ति केवलं चुरादिगणीयधातुः अस्ति इति कृत्वा स्वार्थे अपि णिच् विधीयते इति एकः विषयः तत्र णिच् प्रत्ययः एकेन विशिष्टसूत्रेण विधीयते सत्यापपाशरूपवीणातूलश्लोकशेनालोम चुरादिभ्योणिच् तस्मिन् सूत्रे चुरादिभ्योणिच् इति लिखितमस्ति इत्युक्ते चुरादिभ्यः चुर् आदिभ्यः इति कथनेन चुरादिगणे इत्युक्ते दशमे गणे णिच् विधीयते स्वार्थे अपि इति वक्तव्यमस्ति कथयति अन्यानि कार्याणि न सन्ति तत्र कथयोगः णिच् भवति चेत् ई भवति कथि भवति वा कथि अनन्तरं कथियोगः शप् योगः ति न कथा एव अस्ति कथ् नास्ति कथा अस्ति अस्तु तत्र अहं दृष्टवती भगिनि कथ् नास्ति कथा इति एव मूलधातुः अस्ति अकारान्त तत्र कथा योगः णिच् योगः शप् भवति अकार अधुना अस्ति चेत् अकार इकार भवति तत्र अकार इकारयोः ए कथे इति भवति कथे नन्तरं शप् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति तत्र कथे इति अपि च अनन्तरम् एचो यवा यावः इत्यनेन अय् आदेशः भवति कथै योगः आयोगः ति कथयति उत्तम कथयति इत्यस्मिन् प्रसङ्गे एकं वक्तुमिच्छामि ल्यबन्तरूपाणि वयं जानीमः कथित्वा इति रूपं भवति क्त्वान्तरूपं किन्तु ल्यबन्तरूपं परिशीलयामश्चेत् तत्र ल्यबन्तरूपेषु विशिष्टानि रूपाणि सिद्ध्यन्ति. इत्युक्ते येषु येषु धातुषु णिच् विधीयते तेषां ल्यबन्तरूपं ल्यबन्तरूपेषु वैशिष्ट्यमस्ति. कथम् इत्युक्ते गणयति स्वीकुर्मः चेत् ल्यबन्तरूपं प्रगणय्य इति भवति. कथयति अस्ति चेत् प्रकथय्य. रचयति अस्ति चेत् विरचय्य. इत्युक्ते तेषु रूपेषु तत्र यकारद्वयं श्रूयते, विरचय्य, प्रकथय्य, प्रगणय्य इत्यादीनि रूपाणि. तत्र एकं सूत्रमस्ति, ल्यपि लघुपूर्वात्, ल्यपि लघुपूर्वात् इति सूत्रेण ऐ आदेशः भवति ल्यबन्तरूपेषु. तत् एकं विशिष्टं कार्यमस्ति. प्रकथय्य ल्यबन्तरूपेषु एव. अपि च कथा धातोः रूपमेव कथा, आकारान्तपदं स्त्रीलिङ्गपदं कथा. तथा एव पूजयति इति क्रियापदस्य रूपमेव पूजा. चिन्तयति इत्यस्य रूपमेव चिन्ता. तत्र पूजा, कथा, चिन्ता इत्यादीनि आकारान्तस्त्रीलिङ्गपदानि एकेन विशिष्टसूत्रेण निर्मितानि इति एकः विषयः. इत्युक्ते कथयति इति तिङन्तपदं, किन्तु कथा इति अस्य धातोः रूपमेव. शृणोति करोतु. शृणोति. श्रु इति मूलधातु श्रु इति अस्ति. इत्युक्ते तालव्यशकारः, रेपः अपि उकारः. तत्र श्रु इति ऋकारान्तधातुः दृश्यते. तत्र एकम् एकेन सूत्रेण तादृशः भवति. श्रुवः श्रु च इति सूत्रेण रेफस्य रेप उकारयोः स्थाने स्थाने तत् न श इत्यस्य ऋकारः आदेशः भवति, श्रु इति भवति. यदा एतत् सूत्रं कार्यं करोति इति मन्ये, तत्र श्नु इति यद्यपि भ्वादिगणीयधातुः तथापि श्नु इति विकरणप्रत्ययः आगच्छति, यत् स्वादिगणीयविकरणप्रत्ययः. अधुना तत्र श्रुयोगः श्नु योगः ति, श्नु इत्यस्य षकार उकारयोः लोपः, क्षमतां, षकारस्य लोपः लशक्वतद्धिते इत्यनेन, अपि च नु एव तिष्ठति. तत् नु इत्यस्य उकारः गुणः भूत्वा, तिङ् इत्यस्य प्रभावेन गुणः भूत्वा शृणोति इति भवति. तत्र ऋकारः अस्ति इति कृत्वा तत्र निमित्तं णकारस्य णत्वस्य निमित्तं भवति, अतः शृणोति इति भवति. साधु वा? उत्तमं, तदेव. श्रुवः श्रुच इति सूत्रेण कार्यद्वयं भवति. श्रु इति कथनेन रेफ उकारयोः स्थाने ऋकारसहितं रूपम्, अजन्तरूपम् आयाति तत्र. अपि च इदं सूत्रं विशिष्टं सूत्रम् अस्ति इति कृत्वा श्नु इति विकरणप्रत्ययः, यथा भवत्या उक्तं स्वादिगणीयविकरणप्रत्ययः, श्नु आयाति. उकारस्य गुणकार्यं भूत्वा ओ भवति, शृणोति इति रूपं. किन्तु अत्र श्रुतवती, वदतु. हा, तत्र श्रु इति मूलधातुं स्वीकृत्य तवतु प्रत्ययस्य रूपं कुर्मः. अतः तत्र तवतु परम् अस्ति चेत् तत्र का इत्यस्य इत् भवति लशक्वतद्धिते इत्यनेन. अपि च उ इति अनुनासिक उकार अस्ति इति कृत्वा तस्य लोपः तवत् एव तिष्ठति. अधुना एतत् तवत् इति प्रत्ययः कित् भवति. कित् भवति इति कृत्वा क्नीति च इत्यनेन गुणस्य निषेधः. अतः तत्र किमपि परिवर्तनं न भवति. श्रुयोगः तवत् श्रुतवत्, अपि च श्रुतवती श्रुतवत्यौ श्रुतवत्यः श्रुतवत् श्रुतवती श्रुतवन्ति श्रुतवान् श्रुतवन्तौ श्रुतवन्तः इति रूपाणि भवन्ति. उत्तमं. धातोः मूलरूपं श्रु अस्ति. इत्युक्ते तालव्यशकारः, रेफः, उकारः. इत्युक्ते अन्ते उकारः अस्ति. उकारः अस्ति इत्युक्ते तत्र गुणकार्यं भवितुम् अर्हति. क्तवतु प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा नित्वत् भूत्वा गुणनिषेधः भवति. श्रु न भवति, केवलं श्रु एव तत्र तिष्ठति. श्रुयोगः तवत् इति योजनेन श्रुतवत् इति प्रातिपदिकं केवलं वर्णमेलनमेव भवति अत्र. अपि च अत्र श्रुधातोः रूपमेव शुश्रूषा. श्रुधातुतः सन् प्रत्ययस्य योजनेन निर्मितं पदं शुश्रूषा, श्रोतुम् इच्छा शुश्रूषा इति भवति. अग्रे भगिनी भवती वक्तुमिच्छति चेत् वदतु अग्रिमं पदमपि. क्षम्यतां भगिनि, भवती उक्तवती, अहं किञ्चित् न अवगतं. श्रुवः श्रुच इति कार्यद्वयम् इत्यनेन कार्यद्वयं भवति. ते के एकं तु तालव्य श्रु रेफयोजनेन तालव्य शकारपरे मूर्धन्य रुकारायाति. अन्य कार्यं किं भगिनि? श्नु प्रत्ययः. अस्तु अस्तु, हा श्नु आयाति, हा हा तदेव. अस्तु अस्तु, अवगतं भगिनि, धन्यवादः. अत्र शृणोति इति लट्लकारे कृष्णरेफ कृष्णरकारः अस्ति, परन्तु श्रुतवती अत्र रेफः अस्ति. तत्र सम्प्रसारणम् इति किमपि भूतं वा? न न, शोभा भगिनि इतोपि किञ्चित् वदतु. शृणोति इत्यस्मिन् रुकारः अस्ति, किन्तु श्रुतवती इत्यस्मिन् रेफः अपि च उकारः अस्ति, किमर्थम्? हा, श्रुतवती इत्यस्मिन् किमर्थं तादृशः अस्ति चेत् तत्र मूलधातुः तादृशः एव अस्ति, रेपः अपि उकारः. तत्र तवतु प्रत्ययस्य योजनं कदा यदा भवति तदा मूलधातुम् एव स्वीकरणीयम्. अतः तत्र श्रुयोगः तवत् इति योजनेन श्रुतवत् इति भवति. शृणोति इत्यस्मिन् श्रुधातोः श्रुवः श्रुच इति सूत्रेण ऋकारः आगच्छति. अपि च एतत् सूत्रं यदा भवति तदा श्नु इति स्वादिगणीय विकरणप्रत्ययः अपि आगच्छति तत्र. अतः शृणोति इति भवति, किन्तु भवत्याः प्रश्नः ऋकारः किमर्थम् इति आसीत्. तत्र श्रुवः श्रुच इति सूत्रेण भवति. तदेव गीताञ्जलि भगिनी भवती कर्तुमिच्छति वा? आं भगिनि, हसति तु सरलमेव, भ्वादिगणे अस्ति. हसति मूल औपदेशिकरूपं हसे, हसने. तदनन्तरं भ्वादिगणे अस्ति चेत् हसति इत्युक्ते तिङन्तरूपं तु सामान्य रूपम् अस्ति. अत्र उपदेशे जनुनासिक इति सूत्रेण हस् तिष्ठति, अपि च तस्य लोपः हस् तिष्ठति. तदनन्तरं तिप् योजयित्वा भ्वादिगणे अस्ति चेत् शप् आयाति, अकार तिष्ठति, हसति अस्ति. अपि च सेट् अस्ति चेत् तवतु प्रत्ययपरे इडागम भवति, तत्तु वर्णमेलनमेव भवति. हस् योगः तवत्, हसितवत् पुंलिङ्गे नपुंसकलिङ्गे प्रातिपदिकं, हसितवती स्त्रीलिङ्गं प्रातिपदिकम् अस्ति. स्त्रीलिङ्गरूपाणि हसितवती, हसितवत्यौ, हसितवत्यः. तदेव भगिनि. उत्तमं, केवलम् इडागमः दृश्यते. तत्र आर्धधातुकस्येड् वलादेः इति सूत्रमस्ति. वलादिप्रत्याहारस्थवर्णः तकारः इत्युक्ते क्तवतु इत्यस्मिन् यः तकारः आदौ श्रूयते सः तकारः वल्प्रत्याहारस्थवर्णः इति कृत्वा अत्र धातुः अपि इडागमयोग्यः, प्रत्ययः अपि इडागमयोग्यः इति कृत्वा तत्र प्रत्ययः अपि सेट्, धातुः अपि सेट्, तदर्थम् इडागमः अभवत् इति कृत्वा हसितवती इति रूपं सिद्ध्यति. अग्रे चलति, शुभदा भगिनी भवती करोतु. चल औपदेशिकधातु अहं न जानामि भगिनी, चल इत्यस्य अनुनासिककारः अन्ते अनुनासिककारः वा तस्य अनुनास उपदेशे अनुनासिक इत्यनेन अनुनासिक अकारः यः अन्ते अस्ति तत्तु अपगच्छति. तदनन्तरं चल् इति धातुः, एतद् धातुः सः धातुः सेट् धातुः अस्ति इति कारणेन तस्य कितिपरे ङितिपरे इडागमः भवति. अतः चल् योगः तवक्तु इति चल् योगः तवत् चलि भवति चलितवत्. अतः तत्र जस्ट् वर्णमेलनं चलितवत् इति भवति चलितवत् चलितवती. सम्यक् वा? उत्तमं, तदेव अहं दृष्टवती अतः वदामि. तत्र चल् धातुः त्रिषु गणेषु अस्ति, भुवादिगणे अस्ति, तुदादिगणे अस्ति, चुरादिगणे अस्ति. तत्र भुवादिगणे तस्य रूपं चलति, तुदादिगणे अपि चलति, चुरादिगणे चालयति इति रूपं भवति. तत्र कम्पने इत्यस्मिन् अर्थे अस्ति चलति भुवादिगणे, किन्तु विलसने इत्यस्मिन् अर्थे अस्ति तुदादिगणे अस्ति. किन्तु अत्र चल् धातोः प्रसङ्गे ज्ञातव्यः अंशः कः इत्युक्ते, अयं धातुः तुदादिगणे अस्ति चेत् शत्रन्तरूपाणि इत्युक्ते भुवादिगणे शप् विकरणप्रत्ययः अस्ति, तुदादिगणे शा विकरणप्रत्ययः अस्ति, द्वयोः विकरणप्रत्ययोः अन्तिम आकृतिः अनुबन्धलोपे सति अन्तिम आकृतिः आ एव अस्ति. किन्तु अत्र भुवादिगणे शत्रन्तरूपेषु स्त्रीलिङ्गे नुमागमः नित्यरूपेण भवति इति एकः विषयः, तुदादिगणे स्त्रीलिङ्गशत्रन्तरूपेषु नुमागमः विकल्पेन भवति इति कृत्वा चलति एकं रूपं, चलन्ति इति अन्यत् रूपम् अपि भवति. किन्तु भुवादिगणीयधातोः रूपं चलन्ती एव, इत्युक्ते तत्र नुमागमः स्त्रीलिङ्गरूपेषु नित्यरूपेण भवति इति एकः स्मर्तव्यः अंशः. चल् धातोः रूपमेव चलनं, चलनम् इति ल्युडन्तरूपं. किन्तु चालनं, चालनम् इति पदमस्ति, चालनम् इति निजन्तयुक्तं रूपं, यानचालनं, यानचालनं कर्तुं शक्नोति भवति. चलितवती इति रूपम् अस्ति, इत्युक्ते इडागमसहितं रूपम् अत्र दत्तमस्ति. नपुंसकलिङ्गे एकं वाक्यं वदतु, चलितवन्ती, चलितवन्ती इति नपुंसकलिङ्ग बहुवचनरूपम् अस्ति, तवत् प्रत्ययान्तरूपं खलु. आमामां, जगज्जगति जगन्ति. ओके, यानानि चलितवन्ति, यानानि मार्गे चलितवन्ति. तत्र चलितवन्ति इति नपुंसकलिङ्ग बहुवचनरूपम् अस्ति. क्रीडति, वेदा भगिनी भवती करोतु. आं भगिनि, क्रीडु उपदेशिक अवस्थान धातु अस्ति क्रीडु. तत्र रु इत्यस्य उपदेशे अवस्थायाम् ईसंज्ञा भूत्वा तस्य लोपः भवति. क्रीड् लौकिकधातुरूपम् अस्ति क्रीड्. क्रीड् भुवादिगणे अस्ति, अपि सेट् अपि अस्ति. तवतु प्रत्यय सेट् अस्ति कारणेन तस्य इडागमः भवति. क्रीड् क्रीडी भवति, क्रीडी प्लस् तवत्तु तवत् क्रीडितवत्, वर्णमेलनेन क्रीडितवती, क्रीडितवत्यौ, क्रीडितवत्यः इति रूपम् आयाति. उत्तमम्. अत्र धातोः अन्ते अनुनासिकरुकारः अस्ति इति एकः विषयः, अपि च धातुः सेट् धातुः इति एकः विषयः, अपि च नपुंसकलिङ्गे रूपाणि वदतु. क्रीडितवत्, क्रीडितवती, क्रीडितवत्, क्रीडितवती, क्रीडितवती, क्रीडितवन्ति. मित्राणि क्रीडितवन्ति, कन्दुकेन क्रीडितवन्ति इति वक्तव्यं. गायति वदतु. गायति, तत्र गै धातु अस्ति. गै धातु सम्प्रसारणं भवति तत्र. न भगिनि, सम्प्रसारणं नास्ति. गै धातु घी कृत सम्प्रदासं नास्ति. सूर्यकुमारी भगिनी भवती प्रयत्नं करोतु. गायति कथं भवति? एजन्तधातुः आकार आयाति. आदौ गायति, गायति इति रूपं कथं सिद्ध्यति चिन्तयतु. गाय द्वादिगणे अस्ति यचोयवावयवः सूत्रेण आयि भवति गायति भवति लट्लकारे. अत्र ज्ञातव्यः अंशः कः इत्युक्ते गै इति धातोः मूलरूपम् एजन्तधातुः अथवा ऐकारान्तधातुः तत्र गुणकार्यं किमपि नास्ति. किं वक्तव्यं गकारात् परम् ऐकारः अस्ति तदा गकारात् परम् ऐकारः अपि च शप् इत्यस्मात् अकारः तत्र तिष्ठति. ऐकार अकारयोः तत्र गुणकार्यं नास्ति एव केवलं इत्युक्ते तत्र कार्यं बहु सरलमेव. केवलं गुणकार्यं नास्ति ऐकार अकारयोः मध्ये सन्धिकार्यं भवति इति कृत्वा ऐकारस्य स्थाने यचोयवायावः सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा ऐकारस्य स्थाने आय् आय् आयाति. तेन गकारः योगः आय् योगः अकारः योगः ति वर्णमेलनेन गायति इति रूपं सिद्ध्यति. इदानीं सप्रसारणम् अहं तव तु रूपस्य निमित्तं वदति गै गी भवति तवत् रूपं गी भवति गी गीतवत् गीतवत् तस्य कारणेन भगिनी अत्र सम्प्रसारणं नास्ति. कोऽपि वक्तुमिच्छति वा? नो चेत् अहं वदामि. तत्र एकं सूत्रं भवती एव उक्तवती भगिनी, जहातिसां हलि इति भवति. सूत्रद्वयमस्ति, सूत्रद्वयम् आदेशे उपदेशति इति. एकारस्य आकारः भूत्वा गा भवति, पश्चात् घूमास्था पाजा इत्यनेन सूत्रेण आकारस्य दीर्घईकारः भवति. तदेव आदौ आदेश उपदेशे अशिति आदेच आत् इति एकं पदम्. एचः एचः इत्युक्ते एचः धातवः इति अर्थः. इत्युक्ते एजन्तधातवः एजन्तधातवः उपदेशे अशिति. अशिति इत्युक्ते षित् प्रत्ययः नास्ति चेत् उपदेशावस्थायाम् एजन्तधातवः आकारान्ताः भवन्ति. आत् आत् इति कथनेन आत्वं स्वीकुर्वन्ति इति अर्थः. एजन्तधातवः आत्वं स्वीकुर्वन्ति आदेश उपदेशे अशिति इति सूत्रेण. अत्र केवलं निमित्तमस्ति अशित् प्रत्यये परे एव. अत्र क्तवत् प्रत्ययः अशित् प्रत्ययः, षित् नास्ति, कित् प्रत्ययः. आदौ आदेश उपदेशे अशिति इति सूत्रेण कार्यं भवति, पश्चात् तत्र घुमास्था गापा जहाति सांहली इति सूत्रेण आकारस्य ईत्वं भवति, ईकारादेशः भवति इति कृत्वा गी भवति. तेन गीयोगः तवत् योजनेन गीतवत् इति रूपं सिद्ध्यति. तादृशधातुः एव अन्यधातुः पै. पै शोषणे इति धातुः अस्ति. पै धातुः अपि एजन्तधातुः एव. आदेश उपदेशे अशिति इति सूत्रेण पै धातोः रूपं पा भवति. तस्य कतवत्वन्तरूपं तत्र पातवान् पातवती इति रूपाणि भवन्ति. द्रा धातुः अस्ति, द्रा इति आकारान्तधातुः. एतावता एजन्तधातवः अशित् प्रत्यये परे आकारान्ताः भवन्ति इति एकः विषयः. मूलतः मूलस्थित्यां केचन धातवः आकारान्ताः सन्ति. द्रा धातुः, द्रा धातुः आकारान्तधातुः एव. तस्य रूपं द्राणवान्, द्राणवती, निद्राणवान्. नी उपसर्गपूर्वकः, द्रा धातोः रूपमेव निद्राणवान्, निद्राणवती. किन्तु अत्र घूमास्था गापा जहाति सांहली सूत्रेण एव ईकारादेशः, ईत्वं भवति. एतादृशं कार्यं कित् प्रत्ययेषु, अन्येषु कित् प्रत्ययेषु परेषु अपि भवति. कथं कृत्वान्तरूपं वदति? न न, अत्र गै धातोः प्रसङ्गे एव गीत्वा, गीतवती, गीतिः, गीतम् इत्यादिषु अत्र घूमास्था गापा जहाति सांहलि इति सूत्रेण एव. आदौ गै गा भवति, गा तत्र आकारस्य स्थाने ईत्वं भवति. अग्रे तपति, वेदभगिनी करोतु. तपति, तपति तप् दातु वा मूलरूपं किम् अस्ति तपति तप् तपं दातु अस्ति त्रीणि भवादिगणे अस्ति द्विवादिगणे अस्ति चुरादिगणे अपि अस्ति तो तत्र तपति रूपमस्ति तत्कारणेन अहं चिन्तयति तपति भुवादिगणे भुवादिगणे धातु अस्ति तप् योग अयोगति तपति भुवादिगणे धातु अस्ति तस्य लौकिकरूपं तप् तप् आयाति तप् मेलनेन तवतु मेलनेन तप् तवत् तप्तवत् तप्तवत् इति प्रातिपदिकम् आयाति वर्णमेलनेन तप्तवती तप्तवत्यः तप्तवत्यौ तप्तवत्यः इति रूपं निष्पन्नम् उत्तमम् तत्र किमपि विशिष्टचिन्तनमेव नास्ति अग्रिमं पदमस्ति श्येते तत्र श्येते इत्यस्मिन् प्रसङ्गे शोभा भगिनी भवती प्रयत्नं करोतु आं भगिनि श्येते शीन् इति मूलधातुः अदादिगणीयधातुः तत्र अन्तिमणकारस्य लोपः भूत्वा शी एव तिष्ठति अपि शी योगः अदादिगणीयधातुः अतः तत्र गुणः न भवति शी योगः तत्र किमपि विकरणप्रत्ययः नास्ति तिङ्गेव शीयोगः ति तिङ्प्रत्ययस्य प्रभावेन इ इत्यस्य ए इति गुणः भवति एकं विशिष्टं सूत्रम् अस्ति इति मम चिन्तनं शिङ्गः सार्वधातुके गुणः इति एकं सूत्रम् अस्ति तेन सूत्रेण गुणकार्यं भूत्वा शी इति अत्र धातुं पश्यामश्चेत् शीङ् शीङ् अस्ति इत्युक्ते धातोः अन्ते ण्यकारः अस्ति सः नकारः अस्ति इति कृत्वा अनुदात्तनित आत्मनेपदम् इति सूत्रेण अत्र हित् वर्णः अस्ति अन्ते सः धातुः आत्मनेपदधातुः भवति इति कृत्वा तस्य रूपं शेते शेते इति अदादिगणीयधातुः अस्ति किन्तु अत्र शी इत्यस्य गुणकार्यं शीङ्गः सार्वधातुके गुणः इति सूत्रेण शेते इति रूपं भवति अपि च अत्र शयितवान् शयितवती इत्यादीनि रूपाणि भवन्ति तत् कथं भवति इति एकवारं परिशीलयामश्चेत् निष्ठा शीङ् स्विदि मिदि क्षिदि धृशः इति सूत्रेण तत्र एकं विशिष्टं सूत्रमस्ति तेन सूत्रेण तवतु प्रत्यये यत् कित्वम् अस्ति तत् कित्वनिषेधम् इत्युक्ते कित्वनिषेधः भवति एकेन विशिष्टसूत्रेण अतिदेशसूत्रेण अत्र क्तवतु प्रत्यये कित्वम् अस्ति तस्य कित्वनिषेधः भवति कित्वनिषेधः भवति चेत् गुणकार्यं भवति एव विशिष्टसूत्रेण कित्वं बाधितं कित्वं बाधितमस्ति इति कृत्वा शी इति धातोः रूपं गुणकार्यं भूत्वा शे भवति इत्युक्ते अत्र एकं विशिष्टं सूत्रं वक्तव्यं भवति तेन विशिष्टसूत्रेण कित्वं बाधितम् अकित् इति स्वभावः अत्र अध्यारोपितं भवति तत् सूत्रम् अतिदेशसूत्रं तेन अतिदेशसूत्रेण तस्य स्वस्य स्वभावः परिवर्त्यते तस्य स्वभावपरिवर्तनं भूत्वा कित्वं बाधितं भूत्वा कित्वनिषेधात् गुणकार्यं भवति इति कृत्वा शी शे भवति अपि च अत्र ईकारः अस्ति इत्युक्ते ईकारः कुतः आगतः धातुः सेट् अस्ति चेत् ईकारः आयाति शे अपि च ईकारः अस्ति अधुना यान्तवान्तादेशसन्धिः भवति यचोयवायावः इति सूत्रेण एकार ईकारयोः परे इत्युक्ते अत्र यान्तवान्तादेशसन्धिसूत्रे निमित्तं किम् इत्युक्ते अचि परे इति तत्र निमित्तमस्ति अत्र अचिवर्णः ईकारः एकार ईकारयोः मध्ये यान्तवान्तादेशसन्धिः भूत्वा शयित अत्र ऐ आदेशः भवति शयितवान् शयितवती इत्यादीनि रूपाणि भवन्ति इत्युक्ते अत्र अस्य प्रसङ्गे एकं स्मर्तव्यं सूत्रमस्ति अतिदेशसूत्रं तेन अतिदेशसूत्रेण कित्वं बाधितम् इति कृत्वा गुणकार्यं भवति एव गुणकार्यं भवति चेत् शीशे भवति आदौ पश्चात् वर्णनिमित्तिकं कार्यं सन्धिकार्यं यचोयवायावः इति कार्यमपि भवति तेन शयित इति रूपं सिध्यति तत्र कृतान्तरूपम् अस्ति चेत् शयितः, कृतवत्वन्तरूपम् अस्ति चेत् शयितवत् इति प्रातिपदिकं, शयितवती इति स्त्रीलिङ्गरूपं। भवती वदतु इदानीं भवती किम् अवगतवती? सूत्राणि न स्मरामि भगिनी, किन्तु तत्र शीङ् इति अस्ति इति कृत्वा विशेषधातुः भवति, नित् अस्ति अन्ते इति कृत्वा तेषां कृते एकं सूत्रमस्ति। तस्य सूत्रेण तत्र तवतु प्रत्ययस्य निर्माणसमये तवतु इति कित् अस्ति चेदपि तस्य कित् इत्यस्य एव निषेधः भूत्वा तत्र गुणः भवति, शी इत्यस्य शे भवति। तदनन्तरं तत्र किञ्चित् क्लेशः अस्ति भगिनि, शे भवति अपि च तत्र अकारः अपि उक्तवती भगिनि। इकारः, इकारः कुतः आगतः इत्युक्ते इडागमः भवति, इतवत् इतवत् इति योजितवत् भवति तत्र शे, हा शे योगः इतवत्, ए योगः इ, एकारः अस्ति एच् वर्णः अस्ति इति कृत्वा तत्र एच् ओ एव यावः इत्यनेन ऐ भवति, शै योगः इतवत् शयितवत्। किन्तु सूत्रं किम् उक्तवती भगिनि? सूत्रम् अस्ति निष्ठा शीङ् स्विदि मिदि क्षिदि धृशः इत्युक्ते तस्मिन् सूत्रे शीङ् इति धातोः प्रसङ्गः अस्ति, निष्ठा शीङ् स्विदि मिदि क्षिदि धृशः इति अतिदेशसूत्रमस्ति। अनेन सूत्रेण कित्वनिषेधः भवति, स्वभावपरिवर्तनं भवति इति एकः विषयः। अत्र इतोपि त्रीणि पदानि सन्ति, कर्तुम् इच्छन्ति चेत् कुर्मः, नो चेत् आगामिसप्ताहे कर्तुं शक्नुमः। जानीते तस्य रूपं ज्ञातवती अस्ति, नो चेत् अहं शीघ्रम् उक्त्वा समापयामि। ज्ञाधातुः अस्ति, ज्ञाधातुः अवबोधने इत्यस्मिन् अर्थे अस्ति, क्रयादिगणीयधातुः, क्रयादिगणे क्रयादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः आयाति। क्रयादिगणः नवमः गणः, अयं धातुः उभयपदी धातुः, तत्र ज्ञाजनोर्जा इति सूत्रेण ज्ञास्थाने जा आदेशः भवति, तदर्थमेव ज्ञास्थाने जा आदेशः भवति इति कृत्वा लटीरूपं जानाति क्रयादिगणीयः। तत्र श्ना इति विकरणप्रत्ययः अस्ति, श्ना इत्यस्मात् शकारस्य इति संज्ञालोपश्च तत्र न अवशिष्यते, जायोगः नायोगः ति, तत्र ज्ञास्थाने जा आयाति, पश्चात् श्ना इत्यस्मात् न आगतः, तेन जानाति इति रूपं भवति। अत्र तवत्वन्तरूपं पश्यामश्चेत् ज्ञातवती इति रूपम् अस्ति, इत्युक्ते अत्र धातोः मूलरूपं स्वीकुर्मः, मूलधातुः तु ज्ञा एव, ज्ञायोगः तवत्, केवलं तवत् योजयामः, तेन तस्य प्रातिपदिकं ज्ञातवत्। अत्र विशिष्टं कार्यमेव नास्ति, मूलधातुं स्वीकुर्मः ज्ञा, पश्चात् तवत् योजयामः, किन्तु लट्लकारप्रसङ्गे एव विशिष्टसूत्रस्य आवश्यकता अस्ति। ज्ञाजनोर्जा इति सूत्रेण जानाति इति रूपं सिद्ध्यति, यतते इति अग्रिमं पदमस्ति, तस्य क्तवत्वन्तरूपं यत्तवती, यत्तवत्यौ, यत्तवत्यः। अत्र धातुः यतीन् दीर्घ ईकारः अनुनासिकः अस्ति, तस्मिन् धातौ दीर्घ ईकारः उपदेशजनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भूत्वा ईकारस्य लोपः भवति। लौकिकधातुः यत्, यत् इति धातुः, अत्र धातुं परिशीलयामश्चेत् तकारान्तधातुः यत् इति कथनेन तत्र अन्ते तकारः अस्ति, तकारान्तधातुः, आत्मनेपदिरूपं यतते इति आत्मनेपदिरूपं दत्तमस्ति, किन्तु तवत् रूपं परिशीलयामश्चेत् धातुः अनिट् अस्ति इति कृत्वा इडागमप्रसङ्गः नास्ति इति एकः विषयः। केवलं वर्णमेलनं कुर्मः, लौकिकधातुः यत् अस्ति, यत् योगः तवत् योजनेन यत्तवत् इति प्रातिपदिकम्, इत्युक्ते तत्र तकारद्वयं लेखनीयं, यत्तवत् इति प्रातिपदिकं पुंलिङ्गे, स्त्रीलिङ्गे यत्तवती, यत्तवत्यौ, यत्तवत्यः। अत्र केवलं वर्णमेलनेन तकारद्वयं सिद्ध्यति, यत् योगः तवत्, एतादृशधातुः एव नृतीधातुः. वयं जानीमः नृत्यति दिवादिगणीयधातुः, तस्य धातोः मूलरूपमपि नृती, तत्रापि दीर्घ ईकारस्य लोपः भवति. नृत् इति लौकिकधातुः, पश्चात् तवत् योजयामः, नृत्तवत् इति प्रातिपदिकं सिद्ध्यति. इत्युक्ते नृत् धातुः अपि तकारान्तधातुः, यत् धातुः अपि तकारान्तधातुः एव. तथा एव भुवादिगणे एकः धातुः अस्ति वृत्, वृत् धातोः रूपमेव वर्तते, किन्तु तस्य रूपम् आत्मनेपदी वर्तते. तत्रापि वर्तते इति लट्लकाररूपं, किन्तु वृत् धातुतः तवत् योजनेन वृत्तवत् इति रूपं भवति. इत्युक्ते एतावत् नृत् धातोः रूपं नृत्तवती, वृत् धातोः रूपं वृत्तवती, यत् धातोः रूपं यत्तवती, अन्तिमं पदमस्ति लभते, लब्धवती. तत्र डुलभांश् इति धातोः मूलरूपं, प्राप्तौ अर्थे अनुबन्धलोपे सति लौकिकधातोः रूपं लभ् भवति. तत्र आदिर्निटुडवः इति सूत्रेण डु इत्यस्य इति संज्ञा भवति, हलन्त्यम् इत्यनेन शकारस्य इति संज्ञा भवति, अपि च अनुनासिक अकारस्य इति संज्ञा उपदेशजनुनासिक इत् इत्यनेन भवति. एतावता डु अनुनासिककारः शकारः एतेषाम् इति संज्ञा भूत्वा तेषां लोपः भवति, अन्ते लभ् इति लौकिकधातोः निर्माणं भवति. आत्मनेपदी धातुः इति कृत्वा लभते इति रूपम् अस्ति. एतावत् अस्माकं कार्यं किं, मूलधातुतः अनुबन्धवर्णानां निष्कासनं प्रथमं कार्यं, मूलप्रत्ययेभ्यः अनुबन्धवर्णानां लोपकार्यं करणीयम्, धातुभ्यः प्रत्ययेभ्यः अनुबन्धवर्णानां लोपकार्यं कृत्वा पदनिष्पादनं करणीयम्. निरनुबन्धधातुः निरनुबन्धप्रत्ययः आदौ साधनीयः. अत्र लभ् धातुः अस्ति, लभ्योगः क्तवत्, अत्र झषस्तथोर्धोधः एकं सूत्रमस्ति, झषः तथोः धः अधः इति चत्वारि पदानि सन्ति. झष् इति प्रत्याहारः, पदविच्छेदं कुर्मः चेत् अस्मिन् सूत्रे चत्वारि पदानि दृश्यन्ते. अधः इत्युक्ते धा धातुं विहाय अन्येषां धातूनां प्रसङ्गे झष् प्रत्याहारस्थवर्णात् परं तकारः अथवा थकारः, द्वयोः अन्यतमः वर्णः अस्ति चेत् तस्य तकारस्य स्थाने धकारादेशः भवतु इति सूत्रं वदति. सूत्रं पुनः वदामि, झषस्तथोर्धोधः इत्युक्ते तत्र झष् प्रत्याहारस्थवर्णः इत्युक्ते झष् प्रत्याहारे घ भ झ ढ ध इत्युक्ते वर्गचतुर्थवर्णाः सन्ति, घ भ झ ढ ध एतानि पञ्चव्यञ्जनानि झष् इति प्रत्याहारे सन्ति. पुनः अस्माकं रूपं पश्यन्तु, लभ् इत्यस्मिन् भकारः अस्ति, भकारः झष् वर्णः, वर्गचतुर्थव्यञ्जनं भकारः, वर्गचतुर्थसदस्यः. भकारात् परे तकारः अस्ति, तथोः इति उक्तमस्ति, तथोः इति कथनेन तकारः परमस्ति चेत् अत्र तवत् इत्यस्मिन् प्रत्यये तकारः अस्ति, झष्वर्णात् परं तकारः अस्ति इति कृत्वा धः, धः इत्युक्ते ध आदेशः भवतु इति प्रथमान्तं पदं, धः इति प्रथमान्तं पदमस्ति इति कृत्वा धकारादेशः. एतावता किं भवति, लभ्योगः तकारस्य स्थाने धकारादेशः, लभ्योगः ध इति भवति आदौ. तत् सूत्रं झषस्तथोर्धोधः, पश्चात् झलां झष् झषि इति सूत्रेण झष् वर्णादेशः भवति झषि परे. तत्र झल् वर्णः, झल् वर्णः कः इति परिशीलयामश्चेत् अनुनासिकवर्गीयव्यञ्जनानि त्यक्त्वा सर्वाणि व्यञ्जनानि झल् प्रत्याहारे अनुनासिकवर्गीयव्यञ्जनानि त्यक्त्वा सर्वाणि व्यञ्जनानि सन्ति. झष् प्रत्याहारे तृतीयवर्गसदस्याः सन्ति, झष् आदेशः भवति. कदा, झषि परे झषि इति कथनेन झष् प्रत्याहारे वर्गतृतीयाः चतुर्थाः च सन्ति, किन्तु झलां झष् झषि इति सूत्रम् अपदान्ते एव कार्यं करोति, पदान्ते झलां झषोऽन्ते इति सूत्रेण कार्यं भवति, जस्त्वकार्यं जस्त्वकार्यं झलां झषोऽन्ते इति सूत्रेण पदान्ते भवति, किन्तु झलां झष् झषि इति सूत्रेण अपदान्तकार्यं भवति, अत्र अपदान्तकार्यमेव आवश्यकम् इति कृत्वा झलां झष् झषि इति सूत्रेण अत्र स्थितस्य लभ् इत्यस्मिन् यः महाप्राणभकारः अस्ति तस्य महाप्राणभकारस्य स्थाने अल्पप्राणबकारादेशः तृतीयसदस्यादेशः भवति इति कृत्वा लब् योगः धवत् इति रूपं सिद्ध्यति, लब् धवत् इति प्रातिपदिकमस्ति। एतावता अत्र सूत्रद्वयं झषस्तथोर्धोदः अपि च झलां झष् झषि इति सूत्रद्वयेन कार्यं भवति। लब्धवत् प्रातिपदिकं, लब्धवती इति स्त्रीलिङ्गे। एतावता वयम् उत्तमरीत्या चिन्तनं कृतवन्तः। अग्रिमे सप्ताहे अन्यान् अभ्यासान् करिष्यामः। इमानि सूत्राणि पुनः पुनः श्रवणेन, वदनेन, लेखनेन अथवा कथनेन पुनःस्मरणं भविष्यति, तेन इमानि सूत्राणि स्थायिरूपेण मनसि तिष्ठन्ति इति कृत्वा एतादृशं चिन्तनं वयं कृतवन्तः। आगामिसप्ताहे भिन्नरीत्या वयं पठिष्यामः।